नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति किङ् प्रत्ययानां सिद्धिः द्वितीयभागः इति विषयः अनुवर्तते. गतवर्गे अस्माभिः लिङ्लकारस्य विषये तत्सम्बद्धसूत्राणि अधीतानि. तस्मिन् प्रसङ्गे एकं सूत्रम् अस्ति, जस्य रन् इति सूत्रम्. तस्मिन् विषये किञ्चित् चिन्तनम् अद्य कुर्मः, तत्पश्चात् अभ्यासं प्रति गच्छामः. तर्हि जस्य रन् इति सूत्रं तु वयं जानीमः. जस्य रन् इति सूत्रस्य अर्थः कः इति शोभगिनी स्मारयति वा? आं भगिनि, जस्य रन् इति लिङ्लकारस्य स्थाने, लिङ्लकारस्य झा प्रत्ययस्य स्थाने रन् आदेशः भवति. रन् इति प्रत्ययः अनेकाल् अस्ति, अपि च अतः अनेकाल्षित् सर्वस्य इति सूत्रेण तत्र झा इति झा झकार अवयव अपि च अकार द्वयोः स्थाने सम्पूर्णप्रत्ययस्य स्थाने रन् इत्यस्य आदेशः भवति. अनुवृत्तिसहितसूत्रमस्ति लिङ्गः लस्य झस्य रन् इति. एतेन द्वयोः सूत्राभ्याम् एतत् कार्यं भवति तत्र. हा, बहु समीचीनम् इति अस्ति सूत्रस्य अर्थः. इत्युक्ते लिङ्लकारे झ इति प्रत्ययस्य तत्र सम्पूर्णतया रन् इति आदेशः भवति. केवलम् अवयवस्य इति नास्ति, झ इति सम्पूर्णप्रत्ययस्य रन् आदेशः भवति. यतोहि तत्र अनेकाश्चित् सर्वस्य इत्यनेन सर्वादेशः इति तावद् तत्र अस्माभिः अवगतम्. परन्तु अत्र मूलप्रश्नः कः इति गतवर्गे एव सः प्रश्नः उद्भावितः अस्माकं वर्गे. रन् इत्यत्र नकारः इत्संज्ञकः अस्ति वा नास्ति वा? रन् इत्यत्र नास्ति. नास्ति किमर्थम्? सिद्धप्रत्यये अस्ति खलु, विभक्तिसंज्ञकः नास्ति. अस्तु, सत्यं सत्यं, वन्देरन् इति रूपम् अस्ति, तत् सर्वं समीचीनं. परन्तु नकारस्य इत्संज्ञा अस्ति वा नास्ति वा? नकारस्य इत्संज्ञा न भवति. किमर्थं न भवति? जानीमः व्यक्तिः हलन्त्यं व्यक्ति तुस्मः इति न, परन्तु तत्र तुस्मः सम्बन्धे भवति, न तत्र न अन्तर्भूतः इति अस्माकं सामान्य अवगमनमस्ति. रन् इति विभक्तिसंज्ञकः अस्ति इति कृत्वा नकारस्य लोपः न भवति, नकारस्य इत्संज्ञा न भवति न विभक्तौ तुस्मः इत्यनेन. परन्तु अत्र प्रश्नः कः इति चेत्, रन् इति विभक्तिसंज्ञकः अस्ति वा इति प्रश्नः. किम् उत्तरम्? अस्ति. अस्ति वा? आदेशः विजयलक्ष्मी भगिनी वदतु. झ इति तु प्रत्ययः, तस्य स्थाने रन् आदेशः भवति. तत्समये तु केवलम् आदेशः इत्येव, अनन्तरं स्थानिवत् अनल्विधौ इति अस्ति खलु सूत्रम्. तस्य प्रभावेन रन् इत्यस्य प्रत्ययसंज्ञा अपि भवति. तत्तु भविष्यति खलु, इदानीमस्ति, अनन्तरं भवति. इदानीं न विभक्तौ तुस्मः तु प्रत्ययस्य कृते एव, तत्र तु तत् केवलम् आदेशः इत्येव. आदेशः रन् इत्यत्र आदेशानन्तरं प्रत्ययत्वं लभ्यते, तदनन्तरं तत्र तिङ्क्त्वं लभ्यते, तदनन्तरं विभक्तिसंज्ञकः इत्यनेन विभक्तिप्रत्ययः भवति. परन्तु इदानीं रन् इति आदेशः विभक्तिसंज्ञकः अस्ति वा नास्ति वा? इदानीं नास्ति. इदानीं नास्ति. इदानीं नास्ति चेत् हलन्त्यम् इत्यस्य प्रसक्तिः अस्ति वा? हलन्त्यम् इत्यस्य प्रसक्तिः तु भवितुम् अर्हति. हलन्त्यम् इति तु यूनिवर्सल् अस्ति, भवितुम् अर्हति इति नास्ति. भवितुम् अर्हति वा अत्र भवति खलु? हा भवति भवति. रन् इत्यत्र नकारस्य इत्संज्ञा भवेत् हलन्त्यमिति सूत्रेण खलु? वंशीभगिनी वदतु किमस्ति चिन्तनं तत्र. रन् इति विभक्तिसंज्ञकः नास्ति, यावत्पर्यन्तं तस्य आदेशः न भवति तत्र न भवति. परन्तु हलन्त्यं भवितुम् अर्हति यतोहि सः आदेशः अपि हलन्त्यमिति सूत्रे. अत्र एकं स्मर्तव्यम् वयं सर्वे भवितुम् अर्हति इति वदामः. भवितुम् अर्हति इति शब्दस्य प्रयोगः कदा भवति? भवितुम् अर्हति इत्युक्ते तत्र पासिबिलिटि द्वयमस्ति, सम्भावना द्वयमस्ति चेत् भवितुम् अर्हति नापि भवितुम् अर्हति इति तादृशप्रयोगः. परन्तु अत्र रन् इत्यत्र हलन्त्यम् इति सूत्रं भवितुम् अर्हति वा भवति वा? भवति, यतोहि तत् आदेशः अस्ति तत्र सूत्रस्य कारणेन तद् भवितुम् भवति इति मम चिन्तनं. परन्तु तत्र न भवति यतोहि किमर्थं न भवति इति न जानामि. इति अस्ति इत्युक्ते अत्र झ स्थाने सम्पूर्णस्थाने रन् इति आदेशः भवति इति सूत्रार्थः. परन्तु रन् इत्यत्र नकारः इत्संज्ञकः अस्ति खलु, हलन्त्यम् इति सूत्रस्य प्रसक्तिः अस्ति. यावत् इदानीं रन् इति आदेशः अस्ति, प्रत्ययः नास्ति इति स्मर्तव्यम्. रन् इत्यस्य विशेषगुणधर्मः नास्ति, विशेषगुणधर्माः न सन्ति. रन् इति केवलम् आदेशः अस्ति. यावत्पर्यन्तं रन् इति न आदिष्टः भवति झ इत्यस्य स्थाने, तस्मात् परम् एव आदेशानन्तरं यदा आदिष्टः भवति स्थानिनी स्थाने आदिष्टः भवति, तदानीम् एव तस्य प्रत्यत्वं लभ्यते अध्यारोपेण. तर्हि तदानीम् अग्रे तत्र विभक्तिसंज्ञकः भविष्यति, तदानीं तत्र नकारस्य इत्संज्ञा न लोपः स्यात् इति विषयः. तर्हि एतादृशस्थलेषु तत्र किं कर्तुं शक्यते इति, अत्र रन्निति प्रत्ययः अस्ति वा नास्ति वा आदेशः वा किम् अस्ति तत्र? यतोहि अस्माकम् इष्टरूपं तु इष्टप्रत्ययः तु रन् इति आवश्यकः अस्ति तत्र. तत्र ईरन् इति अस्ति खलु, ईरन् इति अस्ति. तादृश ईरन् इति प्रत्ययं प्राप्तुं तत्र नकारस्य इत्संज्ञा न भवेत्, भवति चेत् इष्टरूपं न प्राप्यते. तदर्थं तत्र किं चिन्तनम् इति अद्य पश्यामः. किञ्चित् किमस्ति महोदय? अरविन्द महोदय, रन् इति हलन्त्यस्य नकारस्य लोपः भवति चेत् तत् झस्य रन् अनेकश्चित् सर्वस्य इति बाधितं भवति वा? न, तदानीमपि र इति अस्ति खलु, तकार अकार अस्ति, अतः न बाधितः. तदानीमपि अनेकाल् अस्ति, अतः अत्र विशेषपरिस्थितिः. कुत्रचित् किं भवति इति चेत् नकारस्य संज्ञा भवति चेत् तदानीम् अनेकाल् अपि न भवति, तदानीं भिन्नक्लेशः भवति तत्र. इदानीं सम्पूर्णस्य स्थाने भवति वा अन्त्यस्य स्थाने भवति वा इति तादृशप्रश्नः अपि भवितुम् अर्हति. परन्तु अत्र तादृशपरिस्थितिः नास्ति, यतोहि रन् इत्यत्र रकार उत्तरवर्ति अकारः अपि अस्ति. नकारः इत्संज्ञकः वा न वा, र इति आदेशः अनेकाले, अतः तादृशक्लेशः नास्ति. अतः इदानीं किञ्चित् पठामः. तत्र एकं करपत्रं मया स्थापितं तत्र लिङ्क् मध्ये, जस्य रन् इत्यस्य विषये चिन्तनमिति मया लिङ्क् प्रेषितं, कृपया तत् उद्घाटयन्तु. मम ई पत्रे अन्तिमकरपत्रं यदस्ति, प्राप्तं वा? आं भगिनि, प्राप्तम्. अस्तु, कृपया उद्घाटयन्तु तत्, किञ्चित् पठामः. सर्वैः प्राप्तं वा? प्राप्तं भगिनि. अस्तु अस्तु, गोमती भगिनी भवती एव आरम्भं करोतु. कुत्र कुत्र भगिनि आरम्भः? मम ईपत्रं, मम तत्र रेकार्डिङ्ग्स् सन्ति खलु, रेकार्डिङ्ग् अनौन्स्मेण्ट्स्, मम रेकार्डिङ्ग्स् अस्ति तत्र, अन्तिमम् अस्ति, अन्ते स्थापितं रेकार्डिङ्ग्स् मध्ये. अन्तिम यत्र अन्तिम रेकार्डिङ्ग् भवति तत्र करपत्रस्य पार्श्वे जस्य रन् इत्यस्य चिन्तनं. रेकार्डिङ्ग् मध्ये वा? आम् आम्. रेकार्डिङ्ग् कुत्र अस्ति? फ़ीमेल् मम ई पत्रं प्राप्तं वा? प्राप्तं वा भगिनि? तत्र करपत्रमस्ति, करपत्रद्वयमस्ति, तस्य अनन्तरम् इतोपि एकमस्ति, इदं करपत्रमपि अपेक्षितम् इति कृत्वा मया सह. अस्तु, अत्र कोऽपि तत्र लिङ्क् स्थापयतु अत्र चाट् मध्ये भगिन्याः कृते. ध्वनिमुद्रणम् अस्ति अस्ति भगिनि? भगिनि इदानीं चाट् मध्ये अपि अस्ति. जस्य रन् इत्यस्य चिन्तनं. अस्तु अस्तु अस्तु, तर्हि तत्र अस्तु. तत्र अरुणभगिनी इति उक्तं वा, गोमतीभगिनी इति उक्तं वा, मया न स्मर्यते. मम नाम स्वीकृतवती भगिनी गोमती. अरुणभगिनी अनन्तरं पठतु भगिनि. अरुण गोमतीभगिनी कृपया पठामि भगिनि, एकनिमिषम्. झस्य रन् इति सूत्रस्य चिन्तनं. झस्य रन् लिङ्ग् लकारस्य झ प्रत्यय. सूत्रं तु पठितं खलु, इदानीं ततः अग्रे गच्छतु. झोन्तः, तस्मात् छोन्तः इत्यस्य अपवादः. रन् अनेक. अस्तु अस्तु, तर्हि पठतु सम्पूर्णतया पठतु. छस्य रन् इति सूत्रस्य चिन्तनं तदेव तदेव पठतु, तदेव पठतु. मया चिन्तितं सूत्रार्थः तु इदानीम् उक्तं खलु, ततः अग्रे गन्तुं शक्नुमः इति उक्तं, परन्तु पठतु एकवारं, चिन्ता नास्ति. ओके, अस्तु भगिनि. झस्य रन् लिङ्ग् लकारस्य झ प्रत्ययस्य स्थाने रन् आदेशो भवति. झोन्दः इत्यस्य अपवादः. रन् अनेकाल्, अतः अनेकाश्चित् सर्वस्य इत्यनेन सम्पूर्ण झ प्रत्ययस्य स्थाने भवति. रन् इत्यस्मिन् नकारलोपः भवति स्म हलन्त्यम् इत्यनेन, परन्तु न विभक्तौ तु स्मः इत्यनेन नकारः तिष्ठति. झस्य षष्ट्यन्तं रन् प्रथमान्तं द्विपदमिदं सूत्रं. लिङ्गः सियूट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं लिङ्गः लस्य झस्य रन् इति. झस्य रन् इति सूत्रस्य विषये एषः परिच्छेदः वदति. लिङ्लकारे यत्र मूलप्रत्यये झ इति प्रथमपुरुषस्य बहुवचनप्रत्ययः अस्ति, मूल आत्मनेपदी विश् तिङ् प्रत्ययः, तस्य स्थाने रन् आदेशो भवति इति जस्य रन् इति सूत्रं वदति. तत्र परस्मैपदी धातोः विषये झोन्तः इति सूत्रमस्ति, तदपि चकारस्य विषये एव वदति, परन्तु तत्र तु चकारस्य अन्त् इति आदेशः भवति इति तत् सूत्रं वदति. तत् सूत्रस्य अपवादरूपेण छस्य रन् इति एतत् सूत्रं वदति. रन् अनेकान्, अनेकाश्च सर्वस्य इत्यनेन सम्पूर्ण झ झकार अकारस्य प्रत्ययस्य स्थाने रन् आदेशः भवति. रन् इति नकारस्य लोपः भवति स्म हलन्त्यम् इत्यनेन, तद् भवितुम् अर्हति, परन्तु नकारः तु तवर्गीयवर्णः अस्ति. न विभक्तौ तु स्मः इति एकं निषेधसूत्रमस्ति इति प्रकरणे, अतः न विभक्तौ तु स्मः इत्यनेन नकारः तिष्ठति, तस्य लु इत्सज्ञा न भवति. अतः अनुवृत्तिसहितसूत्रं भवति लिङ्लकारस्य झ इति, तत्र रन् इति आदेशः भवति इति वदति सूत्रम्. तदेव न भवेत्? आम् आम्, तदेव समीचीनं समीचीनम्. एकक्षणम्. क्षम्यताम्, अत्र भवत्या उक्तं तत्र झोन्तः इति परस्मैपदी प्रत्ययानां विषये भवति इति उक्तं खलु? समीचीनं जोन्तः इति परस्मैपदीप्रत्ययानां विषये प्राप्तिः अस्ति इति तु सत्यं, परन्तु जोन्तः इत्यस्य प्रसक्तिः आत्मनेपदीप्रत्ययानां विषये नास्ति वा? आत्मनेपदीप्रत्ययः झ इति प्रत्ययस्य आत्मनेपदी प्रत्ययस्य विषये अपि भवति, तत्रापि क्षम्यता भगिनि, तत्र अपि झकारः अस्ति, परन्तु परस्मैपदीधातुः तु झ योग इ, अत्र तु झ योग अ, यत्र झ योग अ तदा झ, तु झकारस्य स्थाने रन् इत्युक्ते झकारस्य स्थाने रन् एव भवति. न अत्र झोन्तः इति सूत्रस्य प्रसक्तिः न केवलं परस्मैपदीप्रत्ययस्य झ प्रत्ययस्य तत्र झी प्रत्ययस्य स्था इत्यस्य विषये अस्ति, आत्मनेपदीप्रत्ययः तत्र प्रथमपुरुषे बहुवचने झ इति प्रत्ययस्य विषये अपि झोन्तः इत्यस्य प्रसक्तिः तु अस्ति. यथा अस्माभिः लट्लकारे लोट्लकारे लङ्लकारे चर्चितं तत्र प्राप्तिः अपि अस्ति, परन्तु लिङ्लकारे यद्यपि झोन्तः इति सूत्रस्य प्रसक्तिः अस्ति, झोन्तः इत्यस्य प्राप्तिः भवति चेत् तत्र झ स्थाने तत्र किम् अन्त् आदेशः भवति, परन्तु झोन्तः इति सूत्रं प्रबाद्य झस्य रन् इति सूत्रेण रन् इति आदेशः सम्पूर्णतया भवति, न केवलं झकारस्य स्थाने, खलु? अतः झकारस्य स्थाने नास्ति, झ इत्यस्य स्थाने रन् इति आदेशः झ इत्यस्य स्थाने भवति, यतोहि रन् आदेशः अनेकाल् खलु. आम् आम् ओ अतः सम्पू अतः झ इत्यस्य स्थाने भवति झ सम्पूर्णतया भवति, अतः सम्पूर्णतया भवति, यतोहि झ इति प्रत्ययः तत्र वर्णद्वयमस्ति जकारः अकारः, झोन्तः इति सूत्रस्य कार्यं तु केवलं जकारस्य स्थाने अस्ति. अवगतं भगिनि, इदानीं स्मरामि, तत्र तु केवलं चकारः एव अस्ति, सर्वत्र वा एकत्र वा केवलं चकारः एव अस्ति, तु अनेकाल् अस्ति चेदपि आदेशः अनेकाल् अस्ति चेदपि केवलं छ तस्य स्थाने एव भवति इति अस्ति, इति अत्र स्मर्तव्यं, यत्र अनेकाश्चित् सर्वस्य एतस्य प्रसक्तिः अस्ति तत्र आदेशः अपि अनेकाल् अस्ति, तत्र स्थानी अपि अनेकाल् अस्ति, परन्तु तत्र अनेकाश्चित् सर्वस्य इति सूत्रे स्थानिनः विषये न उच्यते, केवलम् आदेशस्य विषये एव उच्यते, परन्तु स्थानिनि एकः एव वर्णः अस्ति चेत् तत्र सन्देहः एव नास्ति खलु, तस्य सर्वस्य स्थाने एव भवति, अतः तत्र क्लेशः नास्ति. यत्र स्थानिनि वर्णद्वयम् अस्ति, अनन्तरम् आदेशे अपि अनेके वर्णाः सन्ति, तत्र एव अस्माकं सन्देहः भवति, कुत्र आदेशः, अन्तादेशः वा? सामान्यतया अन्तादेशः इति वदामः, अनेकाश्चित् सर्वस्य इति सूत्रेण अन्तादेशः इति वदामः, एवमेव अत्रापि भवति वा इति चेत् तदर्थं नियमार्थम् अत्र अनेकाश्चित् सर्वस्य इति सूत्रेण अपवादरूपेण अलोन्त्यस्य इति सूत्रस्य अपवादरूपेण अनेकाश्चित् सर्वस्य इति सूत्रम् उक्तमस्ति. अत्रापि तथैव झोन्तः इति सूत्रं तु यद्यपि अनेकाल् अस्ति, अन्तादेशः झोन्तः इत्यत्र झ इत्यस्य जकारस्य स्थाने अन्त् इति आदेशः अनेकाल् अस्ति, तथापि तत्र अनेकाश्चित् सर्वस्य इत्यस्य प्रसङ्गः नास्ति, यतोहि जकारः केवलम् एकः एव वर्णः, यथा परस्मैपदीप्रत्यये अस्माभिः चर्चितम्, अपि च आत्मनेपदीप्रत्यये लट् लोट् लङ् इत्यत्र चर्चितम्. इदानीं जस्य रन् इत्यत्र कः क्लेशः इति चेत् जस्य रन् इति सूत्रं किं वदति इति चेत् अत्र झ इत्यस्य स्थाने रन् आदेशः भवति इति उक्तं, जस्य रन् झ इति प्रत्ययस्य स्थाने रन् आदेशः, तर्हि रन् आदेशः अन्तादेशः वा सम्पूर्णतया आदेशः वा इति चेत् अनेकाश्चित् सर्वस्य इत्यनेन सम्पूर्णतया आदेशः इति तादृशम् अस्माभिः निर्णीतं, तत्र किं चिन्तनम् इति किं न चर्चितं, तर्हि इदानीं तत्र चिन्तनं किम् इति पश्यामः. अत्र अरुणा भगिनी अग्रे पठतु. भगिनी, तस्मात् पूर्वम् एकः प्रश्नः, तत्र झोन्तः झस्य रन् इत्यस्मिन् झस्य इति स्थानी अस्ति किल, तत्र झकारस्य स्थाने एव रन् आदेशः भवति किल, यत्र स्थाने न अत्र प्रातिपदिकं किम् झ इति भवति वा? झ चकारः भवति वा झस्य झ इति भवति ओ अस्तु सम्पूर्णस्थाने चकारः अपि च अकारः द्वयोः स्थाने भवति वा अनेकाल् अस्ति स्थानी अपि अनेकाल् अस्ति आदेशः अपि अनेकाल् स्थानी एकः वर्णः अपि भवितुम् अर्हति किल तस्य तस्मिन् समये सम्पूर्ण स्थानी इत्यस्यापि आदेशः भवितुम् अर्हति किल अनेकाल् तदेव तत्र उक्तं खलु जोन्तः इति सूत्रे जोन्तः इति सूत्रे तत्र किम् उक्तम् जोन्तः इत्यत्र तत्र जः जः इति उक्तम् समीचीनं जः इति उक्तं जः स्थाने अन्तादेशः इति उक्तं तत्र तु जः इत्यत्र केवलं झकारः न तु जकार उत्तरवर्ति अकारः समीचीनं हा तदेव किञ्चित् स्पष्टतया इति भेदः अस्ति द्वयोः समीचीनम् अस्तु अरुणभगिनी अग्रे पठतु भगिनि एकः प्रश्नः सन्देहः स्पष्टं नास्ति भवती उक्तवती क्षमतां यदा आदेशः अथवा आगमः भवति तदा तत् तु आदेशः अथवा आगमः एव अस्ति प्रत्ययः नास्ति यस्य स्थाने आगत्य तिष्ठति इति इत्युक्ते अवयवः यावत् पर्यन्तं न भवति तावत्पर्यन्तं प्रक्रियानां प्रसक्तिः नास्ति तत्र सूत्रस्य इति मम अवगमनं सम्यक् अस्ति वा न वा इति तत्र रन् इति आदेशः भवति अपि च अधुना आदेशः एव तस्य स्थाने तत्र न विभक्तौ तुस्माः इत्यस्मिन् तवर्गीय अपि च सकारमकारयोः प्रसक्तिः किन्तु अधुना उक्तं स्थानिवत् इति भूत्वा तत्रापि तस्य तत् सूत्रस्य प्रसक्तिः अस्ति इति यदा स्थानिवत् भवति चेत् प्रसक्तिः अस्ति वा नो चेत् तत्र यास् इति अत्र चर्चा अस्ति इति किञ्चित् चर्चा अस्ति अत्र एकवारं पठामः तत्पश्चात् चर्चां कुर्मः तदानीं स्पष्टता भवति इति मम विश्वासः अस्ति अस्तु भगिनि किञ्चित् पठामः तदनन्तरं पश्यामः अस्तु अरुणा भगिनी कृपया पठतु अनेकाश्चित् सर्वस्य इत्यनेन आदेशः अनेकाल् चेत् सः आदेशः स्थानिनः सम्पूर्णस्य स्थाने भवति अस्मिन् प्रसङ्गे परिभाष इन्दुशेखरग्रन्थे एका परिभाषा विद्यते नानुबन्धकृतम् अनेकालत्वम् इति अनया परिभाषया आदेश अनेकाल् वा एकाल् वा इति निर्णेतुम् इत्संज्ञकवर्णानां निष्कासनम् आदौ करणीयम् तत्पश्चात् आदेशः एकाल् वा अनेकाल् वा इति निर्णेतव्यः यस्य वर्णस्य इत्संज्ञा अस्ति तेन वर्णेन अनेकालत्वं न सिद्ध्यते ओके प्रयत्नं करोमि भगिनि वयं जानीमः अनेकाश्चित् सर्वस्य अत्र आदेशः अनेकाल् अस्ति चेत् तत् आदेशः स्थानिनः सम्पूर्णया स्थाने भवति अस्मिन् अत्र परिभाषा अस्ति इन्दुशेखरग्रन्थे एका परिभाषा अस्ति न अनुबन्धकृतम् अनेकालत्वम् इति वदति अत्र अर्थमस्ति अनेकाल् प्रत्यय आदेशः अस्ति प्रथमं इत् वर्ण निष्कासनं करणीयम् आदौ तदनन्तरं शेष आदेशः एकः एकाल् वा अनेकाल् वा इति निर्णयं करणीयम् समीचीनम् समीचीनम् इत्युक्ते वयं जानीमः अनेकाश्चित् सर्वस्य इति सूत्रमस्ति तत् सूत्रम् अलोन्त्यस्य इत्यस्य अपवादरूपेण अस्ति तत्सूत्रं वदति यदा आदेशः अनेकाल् अस्ति चेत् स्थानिनः सम्पूर्णस्थाने आदेशः भवति इति उक्तं तर्हि इदं इदानीम् आदेशः अनेकाल् वा एकाल् वा इति निर्णेतुं कथं तत्र निर्णेतव्यं रन् इति आदेशे नकारः तु हलन्त्यम् इत्यनेन इत्संज्ञकः अस्ति यतोहि रन् इति आदेशः इदानीं प्रत्ययः नास्ति विभक्तिसंज्ञकः अपि नास्ति अतः रन् इति आदेशे नकारः इत्संज्ञकः एव अतः तस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन तर्हि इदानीं यद् अवशिष्यते र इति अवशिष्यते र इति इदानीम् एकाल् वा अनेकाल् वा इति चिन्तनीयं. तदर्थमेव तत्र नानुबन्धकृतम् अनेकाल्त्वम् इति परिभाषा अस्ति. इत्युक्ते अनुबन्ध यः वर्णः अनुबन्धः अस्ति तादृशवर्णः इत्संज्ञकः इति न परिगण इत्संज्ञकः इति परिगणयित्वा तस्य निष्कासनं प्रथमं कृत्वा तत्पश्चात् यद् अवशिष्यते सः भागः एकाल्वा अनेकाल्वा इति चिन्तनीयं. यथा रन् इति आदेशः तत्र आदेशः प्रत्ययः नास्ति इदानीम्, अतः हलन्त्यमिति सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा तत्र नकारस्य इत्संज्ञा स्यात्. तर्हि इदानीं र इत्यत्र तत्र वर्णद्वयम् अस्ति, रेपः अपि च अकारः, वर्णद्वयम् अस्ति. अतः र इति आदेशः इदानीम् अनेकाल् इति वयं निर्णेतुं शक्नुमः. वस्तुतः नानुबन्धकृतम् अनेकाल्त्वम् इत्यस्य तत्र महत्त्वं तादृशमहत्त्वम् अत्र न दृश्यते, यतोहि र इति आदेशः अनेकाल् अस्ति. नकारस्य इत्संज्ञा यदा भवति तत्पश्चात् अपि र इति आदेशः अनेकाल् एव. अतः नानुबन्धकृतम् अनेकाल्त्वम् इत्यस्य तादृशप्राधान्यम् अत्र न दृश्यते, परन्तु स्मर्तव्यं यत्र कुत्रापि तत्र इत्संज्ञकवर्णानां लोपानन्तरम् एव आदेशः अनेकाल् वा एकाल् वा इति चिन्तनीयं भवति. अस्तु, इदानीम् अग्रे तत्र अरविन्द महोदय अग्रे पठतु. अस्माकं प्रकृतस्थले जन् इति आदेशः अनेकाल् वा अनेकाल् एव भवति अन्तिमं नकार अनपेक्ष. अर्थात् नकारः इत्संज्ञकः वा न वा इत्यस्य प्राधान्यं नास्ति अनेकालत्वात् अनेकालत्वनिर्णयार्थम्. यतोहि रन् इत्यत्र र आदेशः अपि अनेकाल् एव. अतः अस्याः परिभाषायाः महत्त्वम् अत्र न दृश्यते, परन्तु स्थलान्तरे आदेशः अनेकाल् वा न वा इति निर्णेतुम् अस्य परिभाषायाः महत्त्वम् अवश्यं दृश्यते. यदा तिप् इति प्रत्ययस्य स्थाने द इति आदेशः भवति लुट् लकारे, लुट् प्रथमस्य ढाड् रौ रसः इत्यनेन सूत्रेण अयं ड इति आदेशः अनेकाल् वा न वा इति निर्णेतुं डकारः इत्संज्ञकः वा न वा इति अवश्यं ज्ञातव्यं भवति. डकारः चुटु इति सूत्रेण इत्संज्ञकः चेत् तदा अनेकालत्वं न लभ्यते, अतः मार्गान्तरम् उच्यते. एतादृशस्थलेषु नानुबन्धकृतम् अनेकालत्वम् इति परिभाषया कार्यं स्पष्टतया दृश्यते. अधुना अस्माकं प्रकृतस्थले रन् इति तावत् अत्र रन् इति आदेशस्य अनेकालत्वं वा न वा इति कर्तुं नकारस्य लोपं कृत्वा अपि रा इति अनेकाल् भवति इति कृत्वा तत्र अस्य परिभाषायाः सम्यक् ज्ञानम् अवगमनं न भवति. किन्तु तिप् इति स्थले ड इति आदेशः भवति लुट् लकारे, तत्र ड इति आदेशः अनेकाल् वा न वा इति निर्णेतुं परिभाषाया डकारस्य चुटु इति सूत्रेण इत्संज्ञा भूत्वा निष्कासनं कुर्यते चेत् मार्गान्तरं भवति इति अनुबन्धलोपान्तरम् इति परिभाषया कार्यं स्पष्टतया दृश्यते. तत्र ड इति चुटु इति सूत्रेण इत्संज्ञा कृत्वा लोपो भवति चेत् एकाल् भवति अनेकाल् नास्ति इति, यतोहि ड इति अनेकाल् नास्ति आदेश अवसरे इति एव विषय अत्र. समीचीनं. अत्र किञ्चित् वदामि अहं पृष्ठभूमिकारीत्या. अत्र रन् इति स्थले तु स्पष्टम् अस्ति. इदानीम् अस्माकं क्लेशः कः अथवा प्रश्नः कः इति चेत् नकारः इत्संज्ञकः वा न वा इति एव प्रश्नः अस्माकं. नकारः तु इत्संज्ञकः इति भाति, यतोहि रन् इति आदेशः अस्ति, प्रत्ययः नास्ति. यदा आदिष्टः भवति अग्रे आदिष्टः भवति तत्पश्चात् तत्र प्रत्ययत्वं लभ्यते, तदानीं विभक्तिसंज्ञकः भवति, तदानीं न विभक्तौ तु स्मः इत्यस्य प्रसङ्गः भवति, परन्तु इदानीं यदा आदेशः अस्ति तत्र तु सानिवद्भावः नास्ति, आदेशः एव अस्ति, प्रत्ययः नास्ति। अतः इदानीम् औपदेशिक अवस्थायां रन् इत्यत्र तु नकारः इत्संज्ञकः अस्ति इति भाति। अतः इदानीं रन् इत्यस्य इत्संज्ञा भवति चेत् र इति यः भागः अवशिष्टः अस्ति, यथा अत्र नानुबन्धकृत अनेकाल्त्वम् इति परिभाषया उक्तं, तत्र अनुबन्धवर्णानां लोपानन्तरं यः भागः अवशिष्टः अस्ति सः भागः अनेकाल् वा न वा इति चिन्तनीयम्। तर्हि इदानीं न इत्यत्र अस्माकं क्लेशः अस्ति, इत्संज्ञकः अस्ति वा न वा इति। इत्संज्ञकः अस्ति इति स्वीकुर्मः चेद् अपि र इति आदेशः अनेकालेव, अतः अत्र नानुबन्धकृत अनेकाल्त्वम् इत्यस्य तादृशप्राधान्यं न दृश्यते। परन्तु नानुबन्धकृत अनेकाल्त्वम् इत्यस्य अवगमनार्थम् अन्यत् एकम् उदाहरणम् अत्र प्रदर्शितमस्ति। अत्र लुट् लकारे ति इति प्रत्ययस्य स्थाने डा इति आदेशः भवति, ति इति प्रत्ययस्य स्थाने डा इति आदेशः भवति। तत्र डा इति आदेशः इत्यत्र डा इति आदेशः अस्ति खलु, न तु प्रत्ययः, ड इति डा इति आदेशः अस्ति न तु प्रत्ययः। चुटु इति सूत्रस्य प्रसक्तिः कदा भवति? अत्र उमाभगिनी स्मारयतु, अस्ति वा उमाभगिनी? नो चेत् अत्र उषाभगिनी स्मारयतु। आं भगिनि, डा इति ढकार आकार, डकारः इति ट वर्णः, चुटु इति चकारवर्ग अनेकवर्णः, टु इति मूर्धन्य अनेकवर्णाः, ड इति मूर्धन्य वर्णाः अस्ति चेत् अस्ति इत्यतः इत्संज्ञा भवति। चुटु इति अत्र चवर्ग्यवर्णः, चवर्ग्यवर्णः, टवर्ग्यवर्णः इति चुटु इत्यनेनैव ज्ञायते, परन्तु अत्र मुख्यवार्ता कः इति चेत् कदा इत्संज्ञकः आदौ इति, तस्य आदौ प्रत्ययस्य आदौ, प्रत्ययस्य आदौ, प्रत्ययस्य आदौ। तर्हि किमस्ति, प्रत्ययस्य आदौ चवर्ग्यवर्णः अथवा टवर्ग्यवर्णः अस्ति चेत् इत्संज्ञकः भवति। भवति इदानीं ड इति अत्र तादृशमस्ति वा? ड इति प्रत्ययस्य आदौ डकारः मूर्धन्यवर्णः भवति इत्यतः तस्य लोपः इत्यनेन प्रत्ययस्य आदौ डकार मूर्धन्यवर्णः अस्ति। एकक्षणम्, अत्र लुटः प्रथमस्य डारौ रसः इति सूत्रस्य विवरणम् अत्र न दत्तं, परन्तु तेन सूत्रेण ति इति प्रत्ययस्य स्थाने डा इति आदेशः भवति इति इदानीं मया उक्तं खलु, डा इति आदेशः भवति इति उक्तं। तर्हि इदानीं चुटु इत्यस्य प्रसक्तिः अस्ति वा तत्र? प्रत्ययः नास्ति। ओ, आदेशः इत्यतः इट् हेसन्ट् बिकम् द प्रत्ययः। प्रत्ययः नास्ति इदानीं, प्रत्ययः नास्ति, केवलम् आदेशः अस्ति। तर्हि इदानीं चुटु इति सूत्रस्य प्रसक्तिः अस्ति वा इति चेत् नास्ति, चुटु इति प्रसक्तिः नास्ति खलु, अतः तत्र किं, तत्र चुटु इत्यस्य प्रसक्तिः नास्ति, अतः डा इति इत्संज्ञकः नास्ति इति एकः पक्षः, एकः पक्षः। द्वितीयः पक्षः कः इति चेत्, अस्तु तत्र डा इति इत्संज्ञकः भविष्यति, अतः इदानीमपि अहं स्वीकरोमि डा इति इत्संज्ञकः अस्ति, तर्हि डा इत्संज्ञकः अस्ति चेत् तत्र केवलम् आकारः एव अवशिष्यते। आकारः इदानीम् एकाल् वा अनेकाल् वा? आदेशः एकाल्, एकाल् अस्ति, एकाल् अस्ति चेत् किं भवति? एकाल् अस्ति चेत् अनेकाचित् सर्वस्य अन्तादेशः इति भवति। तथा भवति चेत् अत्र लुट्लकारे इष्टप्रत्ययः न प्राप्यते, तत्र ता इति प्रत्ययः आवश्यकः अस्ति, तादृशरूपं न प्राप्यते यदि एकाल् इति वदति चेत्, तर्हि तत्र क्लेशः भवति। तर्हि तत्र मूलप्रश्नः भवति, डा इति आदेशः डा इत्यत्र एकाल् वा अनेकाल् वा इति निर्णयार्थं डकारः इत्संज्ञकः वा न वा इति प्रथमतया चिन्तनीयं भवति, अतः तत्र प्राधान्यं दृश्यते, परन्तु रन् इत्यत्र तादृशप्राधान्यं न दृश्यते। अवगच्छति खलु? आं भगिनि, आम् द्वयोः. अतः अत्र नानुबन्धकृत अनेकाल्त्वम् इत्यस्य प्राधान्यं यथा तत्र लुटः प्रथमस्य डारौ रसः इत्यादिषु स्थलेषु सम्यक्तया ज्ञायते, यतोहि तत्र डकारः यथा डा इत्यत्र डकारः इत्संज्ञकः वा न वा इति आश्रित्य एव आदेशः अनेकाल् वा न वा इति निर्णेतुं शक्यते. तदर्थं तत्र कथं प्राप्यते इति विषयान्तरमस्ति, तत्र कथं प्राप्यते इति विषयान्तरमस्ति. परन्तु अत्र कथं प्राप्यते, रन् इत्यत्र नकारः इत्संज्ञकः अस्ति चेत् तत्र अन्तिमरूपं रन् इति आवश्यकं, यतोहि वन्दे रन् इति रूपम् अस्ति. तादृशरूपं कथं प्राप्तुं शक्यते इत्यस्य विषये अग्रे किञ्चित् चिन्तयामः. अस्तु, इदानीं तत्र विजयलक्ष्मी भगिनी पठतु. धन्यवादः. क्षम्यतां भगिनि, मम कुत्र अन्म्यूट् कर्तुं न जानामि. ऐ वास् सर्चिङ्ग् फार् दट्. अस्तु अस्तु, नास्ति चिन्ता भगिनि. अस्तु, इदानीं चतुर्थः परिच्छेदः भगिनि. अधुना अस्माकं प्रकृते स्थले रन् इति आदेशे नकारः इत्सम्यकः भवितुम् अर्हति हलन्त्यम् इति सूत्रेण. अस्य सूत्रस्य प्रतिषेधः उच्यते न विभक्तौ तुस्माः इत्यनेन, यत्र विभक्तौ तवर्ग सकार मकाराः विद्यन्ते. तर्हि अत्र प्रश्नः उदेति यत् रन् इति विभक्तिसम्यकः प्रत्ययः अस्ति वा, येन न विभक्तौ तुस्माः इत्यनेन नकारस्य इत्संज्ञां निवारयितुं शक्यते. एतत् इदानीमेव वयं चर्चितवन्तः. अत्र रन् इति आदेशः, आदेशस्य अन्ते यदि हल् वर्णः भवति तर्हि हलन्त्यम् इति सूत्रेण तस्य इत्सम्य भवति, अनन्तरं तस्य लोपः इत्यनेन लोपः अपि कर्तुं तस्य प्रसक्तिः अस्ति. अत्र न विभक्तौ तुस्मः इत्यनेन हलन्त्यम् इति सूत्रस्य इत्त्वं न निषिध्यते, यतोहि रन् इति आदेशः केवलं, रन् इति प्रत्ययः इतोपि नास्ति. तत्कारणम् अत्र नकारस्य शास्त्ररीत्या पश्यामश्चेत् लोपः इत्सम्या भवति, तस्य लोपः इत्यनेन लोपः अपि भवति. परन्तु अस्माकम् इष्टरूपं न सिद्ध्यति इत्यनेन नकारस्य इत्सम्या कथं निवारयितुं शक्यते इति इतोपि चिन्तनं करणीयम्. बहु समीचीनं, तथैव सम्यक्. तर्हि इदानीम् अस्माकं प्रश्नः कः, किमर्थम् एतादृशचिन्तनं वयम् इदानीं तत्र किमर्थम् एतादृशचिन्तनं करणीयम् इति प्रश्नः अवगतः खलु? अत्र सूर्यकुमारी भगिनी, कः प्रश्नः अत्र? भगिनी गतवती. अस्तु, पमेला भगिनी वदतु, प्रश्नः कः अत्र? आं भगिनि, तत्र रन् इत्यत्र किमर्थं तत् रन् विभक्तिसंज्ञक वा न वा इति प्रश्नः अस्ति. तादृशप्रश्नस्य मूल्यं किम्? यदि विभक्तिसंज्ञक अस्ति चेत् न विभक्तौ तु स्म इत्यनेन नकारस्य लोपनं न जायते, तत् तर्कं समीचीनं वा इति प्रश्नः अस्ति. यदि वयं रन् इति विभक्तसंज्ञक अङ्गीकुर्मः चेत् तत्र न विभक्तौ तुस्म इत्यस्य प्रसक्तिः अस्ति इति कृत्वा. समीचीनं. तर्हि अत्र मूलप्रश्नः कः इति चेत्, नकारः रन् इत्यत्र इति आदेशे नकारः विभक्तिसंज्ञकः अस्ति न वा, विभक्तिसंज्ञकः अस्ति चेत् न विभक्तौ तु स्माः इति सूत्रेण नकारस्य इत्संज्ञा न भवति. विभक्तिसंज्ञकः नास्ति चेत् तर्हि नकारस्य लोपः भवति. तर्हि तत्र कथं समाधानं, प्रश्नः कः इति सर्वैः बुद्धं खलु? कोऽपि सन्देहः अस्ति वा? अस्तु, इदानीं तत्र अग्रे शोभा भगिनी पठतु. भगिनी, क्षम्यतां भगिनि, तत्र एकवारं स्मारयतु भगिनि, आदेशः प्रत्यय नास्ति. आदेशः तु आदेश एव, आदेशः तु एका प्रक्रिया अस्ति. इत्युक्ते तस्य कस्य आदेशः अस्ति, किन्तु प्रत्यय तु संज्ञा अस्ति. तत्र भेदः तु स्पष्टं, किन्तु अत्र जनाः इति वदन्ति ओ इति प्रत्यय नास्ति आदेशः अस्ति इति. मम किञ्चित् सन्देहः भवति मनसि. न, भवत्याः स्पष्टता अस्ति, सन्देहः एव नास्ति. भवती जानाति तत्र आदेशः प्रत्ययः नास्ति इति भवती एव इदानीम् उक्तवती खलु. आदेशः तु आदेशः अस्ति, प्रत्ययः नास्ति. तर्हि किमर्थं प्रत्ययः इति वदति इति प्रश्नः खलु. इदानीं भवती यथा भवती इदानीं पृष्टवती, सः एव प्रश्नः सर्वेषाम्. आदेशः तु आदेशः, प्रत्ययः नास्ति, तर्हि किमर्थं तत्र प्रत्ययत्वम् अध्यारोपणीयम् इति प्रश्नः. तस्यैव चिन्तनम् अत्र जायमानमस्ति. अस्तु, तस्यैव चिन्तनं जायमानमस्ति. तत्र कुत्रचित् यद्यपि आदेशः आदेशः एव, तथापि तत्र प्रत्ययत्वम् अध्यारोपणीयं भवति. किमर्थम् इति चेत् तत्र इष्टरूपसिद्ध्यर्थम् अस्माकं लक्ष्यमस्ति खलु. अस्माकं लक्ष्यं किं? वन्देरन्, एदेरन् इत्यादि रूपाणि एव अस्माकं लक्ष्यं. यतोहि एतादृशरूपाणि लोके सन्ति. तादृशरूपं प्राप्तुं किं कर्तुं शक्नुमः? इदानीं रन् इत्यत्र रन् इति प्रत्ययः नास्ति, केवलम् आदेशः एव इति वदामः चेत् तत्र नकारस्य इत्संज्ञा भवति. रन् इति आदेशे हलन्त्यमिति सूत्रेण नकारस्य इत्संज्ञा भवति. यतोहि तत्र न विभक्तौ तु स्मः इत्यस्य प्रसङ्गः नास्ति. न विभक्तौ तु स्मः इति सूत्रस्य प्रसङ्गः तदा एव भवति यदा प्रत्ययत्वमपि अस्ति, विभक्तिसंज्ञकः अपि अस्ति खलु. परन्तु इदानीं रन् इति आदेशः अस्ति, प्रत्ययः नास्ति, विभक्तिसंज्ञकः अपि नास्ति, अतः नकारस्य इत्संज्ञा स्यात्. कः क्लेशः? क्लेशः एव नास्ति. रन् इति आदेशः अस्ति, नकारस्य इत्संज्ञा स्यात्, र इति अवशिष्यते. र इति अनेकाल् अस्ति, अतः सम्पूर्णस्य झ इति प्रत्ययस्य स्थाने भवति. अतः इष्ट तत्र सिद्धप्रत्ययः र इति भवति. परन्तु इदानीं कः क्लेशः इति चेत्, र इति भवति चेत् सिद्धप्रत्ययः वन्देरन् इति रूपं न सिद्ध्यति, वन्देर इति रूपं सिद्ध्यति. इत्युक्ते नकार न अपगच्छति तत्र. नकारः अपगच्छति, वन्देरन् वन्देरन् इति लौकिकरूपम् अस्ति. परन्तु रन् इति आदेशे नकारः इत्संज्ञकः अस्ति हलन्त्यम् इति सूत्रेण, यतोहि रन् इति विभक्तिसंज्ञकः नास्ति, यतोहि आदेशः अस्ति, केवलम् आदेशः अस्ति, प्रत्ययः नास्ति इति वदामः चेत् नकारस्य इत्संज्ञा भवति. तर्हि र इति अवशिष्यते. र इति अवशिष्टः चेत् तदानीम् इष्टरूपं न प्राप्नुमः. लोके यद्रूपम् अस्ति वन्देरन् तादृशरूपं न प्राप्नुमः. सिद्धप्रत्ययः र इति भवति, न तु ईर इति भवति प्रत्ययः, न तु ईरन्. अवगतं खलु? तदेव चिन्तनमेव. अस्तु अस्तु, तत्र कथं प्रत्ययत्वं प्राप्तुं शक्नुमः इति तत्र उच्यते. अस्तु, कस्य नाम उक्तं? मम नाम उक्तवती भगिनी. आम्, समाधानम् एवम् उच्यते. रन् इत्यत्र नकारः इत्संज्ञकः अस्ति हलन्त्यम् इति सूत्रेण. स्मर्तव्यं यत् रन् इति आदेशः अस्ति, न तु प्रत्ययः. यदा रन् इति आदेशः जायते झा इति प्रत्ययस्य स्थाने, तदा स्थानिवत् आदेशः अनल्विधौ इत्यनेन स्थानिनि विद्यमानानाम् अनल् आश्रितगुणधर्माणाम् अतिदेशः क्रियते आदेशे. अर्थात् रन् इति यदा आदिष्टः भवति झा इति प्रत्ययस्य स्थाने, तदा स्थानिवत् भावेन झा इति प्रत्ययस्य ये गुणधर्माः भवन्ति ते रन् इति आदेशे अपि अध्यारोप्यन्ते. झा इति प्रत्यये बहवः गुणधर्माः विद्यन्ते, यथा प्रत्ययत्वं तिङन्तत्वं हलादित्वं झषादित्वम् अदन्तत्वम् इत्यादयः एतेषु गुणधर्मेषु के धर्माः अध्यारोपयितुं शक्यते रन् इति आदेशे इति चेत् केवलम् अनल् आश्रिताः गुणधर्माः एव यथा प्रत्ययत्वं तिङन्तत्वम् एवम् अतिदेशः क्रियते चेत् रन् इति आदेशे तर्हि रन् इत्यस्य प्रत्ययत्वं तिङन्तत्वं च सिध्यति यदा रन् इति आदेशस्य प्रत्ययत्वं तिङन्तत्वं च सिध्यति तदा विभक्तिश्च इति सूत्रेण रन् विभक्तिसंज्ञकः भविष्यति तावत् वा भगिनी तावत् पठतु अस्तु तत्र यथा रन् इति इत्यस्य नकारस्य नकारस्य विभक्तिसंज्ञा भवति वा अपि च तस्य इत्संज्ञा भूत्वा लोपः भवति वा इत्यस्मिन् विषये तत्र अग्रे विवरणं दत्तं रन् इत्यत्र नकारस्य इत्संज्ञकः हलन्त्यम् इति सूत्रेण अस्ति किन्तु यथा पूर्वं चर्चा अभवत् तथा रन् इति आदेशः अस्ति अधुना प्रत्ययः नास्ति रन् इति आदेशः अस्ति चेत् झा इति अस्तु आदेशः जायते झा इति प्रत्ययस्य स्थाने झा इत्यस्य स्थाने रन् इति आदेशः अभवत् अधुना स्थानिवत् आदेशः अनल् विधौ इति सूत्रस्य प्रसक्तिः भवति तत्र तेन स्थानिनि यानि विद्यमानाः अनल् आश्रितगुणधर्माः इत्युक्ते तत्र एकम् एव वर्णम् आश्रित्य गुणधर्माः न इति अर्थे भवति तत्र तादृशः प्रसक्तिः नास्ति चेत् तदा अतिदेशः क्रियते आदेशे किम् इति चेत् तत्र स्थानिवत् भाव इति भवति तत्र इति इत्युक्ते रन् इति यदा आदिष्टः भवति तत्र स्थानिवत् भावेन आदिष्टः भवति वा तत्र भगिनी झा इति प्रत्ययस्य स्थाने तदा स्थानिवत् भावेन झा इति प्रत्ययस्य गुणधर्माः भवन्ति रन् इति आदेशे अत्र पश्यतु भगिनि अत्र स्थानिवत् आदेशौ अनल्विधौ इति सूत्रम् अस्माभिः न पठितम् एतावता अत्र अग्रे पठिष्यामः परन्तु किञ्चिदेव वदामः स्थानिवत् आदेशः स्थानिवत् आदेशः स्थानिवत् इत्युक्ते किं स्थानी अस्ति वयं जानीमः स्थानी अस्ति तस्य स्थाने कश्चन आदेशः भवति सर्वत्र अस्माभिः दृश्यते सूत्रेषु तत्र इकः स्थाने यण आदेशः ज स्थाने रन् आदेशः इति तत्र स्थानी अस्ति आदेशः अस्ति आदेशे तत्र विशेषगुणधर्माः न सन्ति प्रायेण आदेशे किमपि विशेषधर्मः नास्ति अत्र आदेशः प्रत्ययः अथवा अङ्गम् अथवा धातु अथवा तिङ्प्रत्ययः सुप्प्रत्ययः तद्धितप्रत्ययः इति तादृशं नास्ति आदेशे आदेशः केवलम् आदेशः अस्ति परन्तु स्थानि कथं भवति स्थानि कदाचित् अङ्गं भवति कदाचित् पदं भवति कदाचित् प्रत्ययः भवति कदाचित् तत्र तिङ्प्रत्ययः भवति अथवा तदितप्रत्ययः भवति सुबन्तप्रत्ययः भवति अथवा अव्ययं भवति कदाचित् तत्र धातुः भवति इति तत्र स्थानिनी बहवः धर्माः सन्ति खलु प्रसङ्गमनुगुणं स्थानिनी बहवः धर्माः सन्ति परन्तु आदेशे कोऽपि धर्मः नास्ति कोऽपि धर्मः नास्ति अतः द्वयोः भेदः अस्ति खलु स्थानी भिन्नम् आदेशः भिन्नं स्थानिनी बहवः गुणधर्माः सन्ति आदेशे तादृशधर्माः न सन्ति परन्तु अत्र अस्माकं सूत्रं किं वदति स्थानिवत् आदेशो अनल्विधौ इति सूत्रं किं वदति इति चेत् सामान्यतया स्थानिनी ये गुणधर्माः सन्ति ते गुणधर्माः आदेशे अपि भवन्ति इति वदति यदा आदेशः स्थानिनी स्थाने आगच्छति तदानीं तानिनी ये गुणधर्माः सन्ति ते सर्वे गुणधर्माः आदेशे अपि भवन्ति इति सामान्यचिन्तनं तदर्थं तत्र वदति अनल् विदौ इति अपि अस्ति तत्र स्थानिवत् भवति आदेशः अपि च अनल् विदौ अल्विधिः अल्विधिः इत्युक्ते किम् इति चेत् इदानीम् अत्र ज इति प्रत्ययः अस्ति ज इति प्रत्ययः अस्ति तादृशप्रत्यये के के गुणधर्माः सन्ति झ इति प्रत्यये वा तत्र प्रत्ययः अस्ति अपि च तिङ् प्रत्ययः अस्ति अपि च किम् अदन्तप्रत्ययः अस्ति विभक्तिप्रत्ययः अपि अस्ति विभक्तिप्रत्ययः अस्ति तत्र विभक्तिप्रत्ययः अस्ति प्रत्ययः अस्ति ज इति प्रत्ययः अस्ति तिङ् तिङ् अस्ति विभक्तिसंज्ञकः अस्ति हलादिः अस्ति सार्वधातुक अस्ति जषादिः अस्ति सार्वधातुकत्वमपि अस्ति बहु समीचीनम् उत्तमं सार्वधातुकत्वमपि अस्ति अदन्तत्वमपि अस्ति इति एते सर्वे गुणधर्माः सन्ति इदानीम् एते सर्वे गुणधर्माः रन् इति आदेशे भवति वा इति चेत् स्थानिवत् आदेशौ अनल् विधौ इति सूत्रेण प्रत्ययत्वं तिङ्क्त्वं सार्वधातुकत्वम् अनन्तरं किं विभक्तिसंज्ञकत्वम् एते सर्वे तु भवन्ति आदेशे परन्तु अल्वर्णम् आश्रित्य धर्माः न भवन्ति अल्वर्णाश्रित्य धर्माः के हलादित्वं जशादित्वम् अदन्तत्वम् एते सर्वे अल्वर्णाश्रितधर्माः इत्युक्ते अल् इत्युक्ते कश्चन वर्णः खलु हल् आदौ यस्य सः हलादिः इदानीं जश् इति प्रत्यये जकारः हल् वर्णः अतः तत्र हलादित्वम् अल् आश्रितधर्मः तत्र जश् तत्र जकारः जश् वर्णः इति कृत्वा जशादित्वमपि अस्ति अदन्तत्वं झ इत्यत्र अन्ते अकारः अस्ति अदन्तत्वं तर्हि एते त्रयः गुणधर्माः अलाश्रितधर्माः एते धर्माः आदेशे न भवन्ति आगतं खलु तर्हि प्रत्ययत्वं भवतु तिङ्त्वं भवतु विभक्तिसंज्ञकत्वं भवतु सार्वधातुकत्वं भवतु एते गुणधर्माः सर्वे धर्माः आदेशे अपि भवन्ति परन्तु अलाश्रितधर्माः यथा हलादित्वं जशादित्वम् अदन्तत्वम् एते धर्माः अध्यारोपयितुं न शक्यते इति सूत्रार्थः अस्तु अतः तत्र तत्र प्रश्नः उदेति एतेषु गुणेषु के गुणाः केषां गुणानाम् अध्यारोपणं भवितुम् अर्हति तत्र स्थानिवत् भावेन इति तत्र अनल् आश्रिताः गुणधर्माः एव यथा प्रत्ययत्वं तिङन्तत्वं तत्र यानि दत्तानि तेषु प्रत्ययत्वं तिङन्तत्वम् इति द्वयोः एव अल् इति विधिः नास्ति अतः प्रत्ययत्वं तिङन्तत्वम् एव अध्यारोपणं करणीयम् अपि च एवम् अतिदेशः क्रियते चेत् रन् इति आदेशे तर्हि तत्र रन् इत्यस्य प्रत्ययत्वं तिङन्तत्वं च सिध्यति अपि च यदा रन् इति आदेशस्य प्रत्ययत्वं तिङन्तत्वं सिध्यति तदा विभक्तिश्च इति सूत्रेण विभक्तिसंज्ञकः अपि भविष्यति तस्य तर्हि अधुना तस्य प्रत्ययत्वम् अस्ति तिङन्तत्वम् अस्ति विभक्तिसंज्ञकरूपम् अपि अस्ति त्रीणि गुण त्रयः गुणधर्माः भवन्ति तत्र इति अस्ति बहु समीचीनं तर्हि सारांशः कः इति चेत् आदेशः केवलम् आदेशः एव अस्ति परन्तु यदा आदेशः स्थानिनि स्थाने उपविष्टः भवति तदानीं स्थानिनि ये गुणधर्माः अनलाश्रितगुणधर्माः सन्ति इत्युक्ते अलाश्रितः नास्ति अनलाश्रितगुणधर्माः ये सन्ति ते गुणधर्माः आदेशे अपि अध्यारोपयामः तर्हि आदेशः पूर्वं प्रत्ययः नासीत् इदानीं स्थानिनी स्थाने यदा उपविष्टः भवति तदानीं स्थानी प्रत्ययः अस्ति इति कृत्वा आदेशः अपि प्रत्ययः भवति. स्थानी तिङ् अस्ति इति कृत्वा आदेशः अपि तिङ् भवति. स्थानी विभक्तिसंज्ञकः अस्ति इति कृत्वा आदेशः अपि विभक्तिसंज्ञकः भवति. स्थानी सार्वधातुकः अस्ति इति कृत्वा आदेशः अपि सार्वधातुकप्रत्ययः भवति. परन्तु आदेशः किं न भवति इति चेत् स्थानी इदानीं हलादिः अस्ति, स्थानी इदानीं जषादिः अस्ति, स्थानी इदानीम् अदन्तम् अस्ति. एते धर्माः आदेशे न भवन्ति. इत्युक्ते रण् इति आदेशः अपि हलादिः अस्ति, हलादि स्वतन्त्रतया हलादिः अस्ति, अत्र स्थानिनि स्थानिनः कारणेन नास्ति. रण् इत्यत्र तु रेपः आदौ अस्ति, सः वर्णः तु हलादिः एव, अत्र स्वतन्त्रतया हलादित्वम् अस्ति. परन्तु स्थानिनि यः यत् हलादित्वम् अस्ति तत् आदेशे अध्यारोपयितुं न शक्यते. स्थानिनि इदानीं जषादिः अस्ति, स्थानि, परन्तु तादृशजषादित्वं रण् इति आदेशे अध्यारोपयितुं न शक्यते. रण् इत्यत्र तु रेपः तत्र किम् अस्ति, रेप तत्र हयवरट् इति अस्ति, तत्र हयवरट् हयवरट् इत्यत्र तत्र हयवरट् इत्यत्र अस्ति, अतः तत्र रेपादिः अस्ति इति वक्तुं शक्यते. हलादिः अथवा रेपादिः अथवा रट् रट् अस्ति, रट्त्वं रट्त्वम् अस्ति इति वक्तुं शक्यते. अतः तत्र हलाद् इत्युक्ते तत्र अल् आश्रितवर्णाः अलाश्रितगुणधर्माः अध्यारोपयितुं न शक्यते इति सारांशः. अन्ये सर्वे धर्माः, अङ्गं भवतु, प्रत्ययत्वं भवतु, धातुत्वं भवतु, अथवा सार्वधातुकत्वं भवतु, एते सर्वे गुणधर्माः तु अध्यारोपयितुं शक्नुमः इति सारांशः. अवगतं वा? आं भगिनि. अस्तु भगिनि. भगिनि, अल् इत्युक्ते सर्वे वर्णाः, अनल् इत्युक्ते किम्? अनल् इत्युक्ते न अल् वर्ण इत्युक्ते वर्णाश्रितधर्माः न अध्यारोपयितुं शक्यते. वर्णाश्रितधर्माः न अध्यारोपयितुं शक्यते इत्युक्ते यः कोऽपि वर्णः भवतु, हलादिवर्णः भवतु, अजादिः भवतु, अथवा यः कोऽपि व्यञ्जनं वा स्वरवर्णः भवतु, तादृशवर्णम् आश्रित्य आदेशे अध्यारोपणं न भवितुम् अर्हति. अजादित्वम्, अजन्तत्वम्, अदन्तत्वं, हलन्तत्वम् इत्यादि ये धर्माः सन्ति ते धर्माः आदेशे अध्यारोपयितुं न शक्यते. परन्तु अन्ये धर्माः, तत्र अङ्गत्वं, प्रत्ययत्वं, सार्वधातुकत्वम्, एतादृशगुणधर्माः तु अल् आश्रिताः न सन्ति. कश्चन वर्णम् तत्र किञ्चित् वर्णं कञ्चित् वर्णम् आश्रित्य नास्ति खलु. आदेशे आदेशे तादृशं वर्णः वर्णाश्रम अस्ति चेदपि न भवितव्यं वा? न, आदेशे आदेशे यः अलन्तु जलादित्वं तत्तु अस्ति, तत्तु अस्ति. आदेशे तु रण् इति आदेशे स्वतन्त्रतया तत्र हलादित्वम् अस्ति, अनुनासिकत्वम् अस्ति, तत्र अनुनासिक अन्ते अनुनासिकवर्णः अस्ति, अनन्तरं तत्र रडन्तम् अस्ति. एते धर्माः तु अस्ति स्वतन्त्रतया. समानधर्मम् अस्ति चेदपि आदेश न भवति वा अत्र प्रत्यय न एकक्षणम् अत्र स्थानिनि ये अलाश्रितधर्माः एव न भवन्ति आदेशे. परन्तु आदेशे स्वतन्त्रतया किमपि अस्ति चेत् तद् भवति एव. रण् इति आदेशे रकारः आदौ अस्ति, तर्हि रकारत्वं तु तत्र भवति एव, रेपत्वं तत्र तु अस्ति एव, नकारत्वं तु तत्र अस्ति एव, तत्सर्वं भवति एतावत्, तस्य बाधा नास्ति, तस्य बाधा नास्ति. परन्तु तत्र जषादित्वं यत्तु स्थानिनि अस्ति, तादृशजषादित्वं रण् इति आदेशे न भवितुम् अर्हति इति तावदेव. अवगतं वा? जषादित्वं नास्ति आदेशे, तस्मात् तावदेव, तस्मात् इति किमपि नास्ति, तावदेव. जषादित्वं यत्तु स्थानिनि अस्ति, तादृशजषादित्वं रण् इति आदेशे अध्यारोपयितुं न शक्यते. वि काण्ट् सूपर् इम्पोस् जषादित्वम् आन् रन् बै यूसिङ्ग् स्थानिवत् आदेशो अनल् विदौ. स्थानिवत् आदेशो अनल् विदौ अप्लैस् ओन्ली फार् इम्पोसिङ्ग् सूपर् इम्पोसिङ्ग् अनलाश्रितधर्माः. अनलाश्रितधर्माः मीन्स् धर्मास् विच् आर् नाट् बेस्ड् आन् वर्णास् आर् द अल् वर्णास्. अल् इत्युक्ते सर्वे वर्णाः खलु. वर्णान् आश्रित्य धर्माः समुदायगुणधर्मः एव आरोप्तुं शक्यते, आरोपयितुं शक्यते. समुदायधर्मः इति वक्तुं शक्यते, समुदायधर्मः इति वक्तुं शक्यते. इत्युक्ते तत्र यदि स्थानीनि एकः एव वर्णः अस्ति चेत् तत्र समुदायः इति कथं वक्तुं शक्यते? स्थानी एकः एव वर्णः अस्ति चेत् तत्र एकः वर्णः एव समुदायः. तत्र समुदायः इत्युक्ते वर्णद्वयम् इति भवती वक्तुमिच्छति. एकः एव वर्णः स्थानीनि अस्ति चेदपि एतादृशमेव भवति. तत्र एकस्मिन् वर्णे अपि तत्र यथा तत्र आत्मनेपदी प्रत्ययः इ इति प्रत्ययः एकः एव वर्णः अस्ति, तर्हि इ इत्यत्र प्रत्ययत्वं तिङन्तत्वं सर्वमस्ति खलु. अतः एतादृशम्. अतः समुदायः इति अपि भवितुमर्हति, एकः एव वर्णः अपि भवितुमर्हति स्थानीनि उभयत्र. अत्र सारांशः कः इति चेत् अल्लाश्रितधर्माः आदेशे न भवन्ति. स्थानिनी ये अल्लाश्रितधर्माः सन्ति ते धर्माः आदेशे न भवन्ति इत्येव सारांशः. अस्तु अग्रे गच्छामः वा भगिनि? एकः प्रश्नः, तत्र रन् इति हल् अस्ति चेदपि तस्य अध्यारोपं न भवति आदेशः. रन् स्वतन्त्रतया हलादित्व अस्ति, हलादि अस्ति, किन्तु अध्यारोपं न भवति. किमर्थं चेत् प्रत्ययः नास्ति इति. प्रत्ययः अस्ति चेत् तस्य उपयोगः अस्ति, यतोहि वल् प्रत्याहारे किमपि कार्यं भवति तादृशम् अस्ति. किन्तु आदेशः अस्ति इति कृत्वा तत्र आरोपितं न भवति. सत्यं, रन् इति यद्यपि हलादिः एव अस्ति भवतु, परन्तु तत्र जषादिः तु नास्ति खलु. रन् जषादि नास्ति, स्थानी तु जषादिः अस्ति. तादृशजषादित्वं रन् इति आदेशे अध्यारोपयितुं न शक्यते. अपि च वार्ता हल् तु स्वतन्त्रतया अस्ति, अतः अध्यारोपणस्य आवश्यकता एव नास्ति. स्वतन्त्रतया मम स्वभावः हल् अस्ति चेत् किमर्थम् अहम् अध्यारोपयम्? अध्यारोपणं वा न वा इत्यस्य चिन्तनमेव न भवति तत्र. सत्यं, हल् तिष्ठति, हल् एतावत् तिष्ठति. यदि मम स्वभावः नास्ति तदानीम् अध्यारोपस्य चिन्तनं भवति. यदि अहं स्वतन्त्रतया हल् अस्ति, हलादि अस्मि, तर्हि मम उपरि किमर्थं पुनः अध्यारोपणीयं? यः धर्मः नास्ति तस्य एव अध्यारोपणं भवति. अवगतम्. अस्तु, तर्हि इदानीम् अग्रे गच्छेम वा? अस्तु, वंसि भगिनी अग्रे पठ. क्षम्यतां भगिनि, तत्र तिंशित् सार्वधातुकं, तत्र षित् तत्तु अल् अल् कथं वदनीयम्, अलाश्रित्य सार्वधातुकत्वं लब्धं करोति. हा, लब्धं. किन्तु अत्र तु विपरीतार्थक दत्तम् इत्युक्ते अनल् इत्युक्ते तदेव न भगिनि? उत्तमः, उत्तमः प्रश्नः. तत्र षित् इत्यत्रापि शकारः अल्वर्णः अस्ति खलु, तत्र किमर्थं सार्वधातुकत्वं स्वीक्रियते इति चेत् इत्संज्ञकवर्णानां विषये अलाश्रितं वा अनलाश्रितं वा इति न चिन्तयामः तत्र. इत्संज्ञकवर्ण तत्र यदि तत्र सार्वधातुकत्वमेव न अध्यारोपयितुं शक्नुमः, तर्हि रन् इत्यत्र रन् इति इदानीं प्रत्ययः अस्ति परन्तु सार्वधातुकः नास्ति इति वदामः चेत् तत्र सर्वत्र प्रक्रियायां क्लेशः भवति. अतः यथा तत्र शकारः इत्यस्य सह षित् इति वदामः, तादृशषित् इति आश्रित्य सार्वधातुकत्वं लभ्यते, तत्र तु अल्विधिः वा अनल्विधिः वा इति न चिन्तयामः. अस्तु अस्तु, वंशभागे पठतु. परन्तु औपदेशिक अवस्थायां रन् इति आदेशः न वा प्रत्ययः न वा विभक्तिसंज्ञकः, अतः न विभक्तौ तुस्माः इत्यस्य प्रसक्तिरेव नास्ति. तर्हि रन् इति आदेशे नकारस्य इत्संज्ञा स्यात् हलन्त्यम् इति सूत्रेण, एवं सति र इति अवशिष्यते. र तु अधुना अपि अनेकाल् एव इति कृत्वा झ इति प्रत्ययस्य सर्वस्य स्थाने आदेशः भवति. अधुना प्रश्नः उदेति यत् रा इति आदेशः झ इत्यस्य स्थाने आदिष्टः भवति चेत् कथं वा वन्देरन् एधेरन् इत्यादीनि रूपाणि सिद्ध्यन्ति. अस्तु, इतः परं वयं दृष्टवन्तः स्थानिवत् स्थानिवदादेशो नल्विधौ इति सूत्रेण तत्र अल्विधानस्य कार्यम् अल् आश्रितकार्याणि तत्र आदेशः न भवितुमर्हति. समीचीनं, परन्तु अद्य तु अधुना तु रन् इति आदेशः अस्ति, तत्र प्रत्ययः न प्राप्नो न अधुना अपि न प्राप्नोति यतः आदेशः न अभवत्. अधुना तु रन् इत्यस्य नकारः हलन्त्यमिति सूत्रेण इत्संज्ञा भवितुमर्हति, यतोहि यः रन् इति आदेशः अस्ति हलन्त्यमिति सूत्रेण इत्संज्ञा भवितुमर्हति. यदि नकारस्य इत्संज्ञा भवति तर्हि र इत्येव अवशिष्यते. र इति वर्णद्वयमस्ति, तत्र रेपः अपि च अकारः अस्ति. तस्मात् कारणात् तत्र स्थानी यत् अस्ति झकार झ इति अस्ति, तत्र सर्वादेशः भवितुम् अनेकाचित् सर्वस्य इति इत्यस्य सूत्रेण सर्वादेशः भवितुम् अर्हति. यदि एतादृशस्थितिः अस्ति तर्हि तत्र अस्माकं रूपसिद्धिः समीचीनं न भवति, यतोहि तत्र वन्दे र इति भवति, वन्दे रन् इति न भवति. तर्हि वन्दे रन् अपि च एधे रन् इति कथं प्राप्नुमः इति अत्र प्रश्नः उदयति. समीचीनं वा भगिनि? समीचीनम् इत्युक्ते अत्र किं तत्र उपायः कल्पनीयः, स्वभावतया न प्राप्यते, यतोहि आदेशे यावत्पर्यन्तम् आदेशः स्थानिनः स्थाने आदिष्टः भवति तावत्पर्यन्तं तत्र गुणधर्माः न भवन्ति. इदानीं केवलम् आदेशः अस्ति, आदेशस्य स्थले हलन्तमिति सूत्रस्य प्रसक्तिः अस्ति, अतः इदानीं तु न विभक्तौ तु स्मः इति सूत्रस्य प्रसक्तिः एव नास्ति. यदा रन् इति आदेशः भवति, परन्तु रन् इति आदेशं कर्तुं प्रथमतया तत्र नकारस्य इत्संज्ञा कर्तव्यमेव, इत्संज्ञा कर्तव्या एव, यतोहि तत्र हलन्त्यमिति सूत्रस्य प्रसक्तिः अस्ति एव. अतः नकारस्य इत्संज्ञा भवति एव, इत्संज्ञा भवति तदानीं र इति आदिष्टः भवति, तदानीं तत्र प्रत्ययत्वं तिङन्तत्वं विभक्तिसंज्ञकत्वं सर्वम् आगच्छति. परन्तु इदानीम् आदेशस्थले एव, तर्हि तत्र एते गुणधर्माः न सन्ति, अतः न विभक्तौ तु स्मः इति सूत्रस्य प्रसक्तिः एव नास्ति अत्र रण् इति स्थले. अतः हलन्त्यम् इति सूत्रेण नकारस्य लोपः भवति एव, अतः र इति अवशिष्यते. र इति अवशिष्यते चेत् तत्र इष्टप्रत्ययः ईर इति भवति, ईर इति भवति सिद्धप्रत्ययः, न तु ईरन्. तर्हि अत्र क्लेशः जायते. तर्हि अस्माकं लौकिकरूपं साधुरूपं वन्देरन् एदेरन् इत्यादीनि सन्ति, तादृशरूपं प्राप्तुम् अत्र उपायः कल्पनीयः, तदर्थम् अग्रे उच्यते. अत्र गीताञ्जलि भगिनी अग्रे पठति वा? आं भगिनि. तदर्थं पक्षद्वयस्य उल्लेखः दृश्यते. हा, तदर्थं पक्षद्वयस्य उल्लेखः दृश्यते. अस्तु, एत्संज्ञा योगत्वात् सिद्धम्. एत्संज्ञा योग्यत्वात्. योग्यत्वा? ओ, अस्तु अस्तु भगिनि, अधोभागे दत्तं. हा, एत्संज्ञा योग्यत्वात् सिद्धम्. अस्मिन् पक्षे यस्य एत्संज्ञा योग्यत्वम् अस्ति तस्य एत्संज्ञा रूपेण स्वीकर्तुं शक्यते अपि. अर्थात् यः वर्णः अग्रे एत्संज्ञकः भविष्यति केनचित् सूत्रेण तस्य एत्संज्ञा योग्यत्वम् अस्ति इति मत्वा सः वर्णः एत्संज्ञकः इति स्वीक्रियते. ओ, अस्तु अस्तु अस्तु. अस्मिन् एत्संज्ञा योग्यत्वात् सिद्धम् इति अस्मिन् पक्षे यस्य एत्संज्ञा योगत् योग्यत्वम् अस्ति तस्य इत् संज्ञारूपेण स्वीकर्तुं शक्यते अपि. इत्युक्ते यदि यदि इत् संज्ञा योग्य योग्य भवति तदा इत्युक्ते अपेक्षा अस्ति चेत् अपेक्षा अस्ति चेत् अपि स्वीकर्तुं शक्यते इति दत्तम्. अर्थात् यः वर्णः अग्रे इत्युक्ते अग्रे एत् संज्ञकः भविष्यति तदा वयं जानीमः इत् संज्ञकः भविष्यति चेत् पूर्वस्मिन् काले एव वयम् इति एव स्वीकर्तुं शक्यते. यतो यद्यपि तत् सम्पूर्णतया संज्ञा इत्संज्ञा न भवति तत्र तदापि स्वीकर्तुं शक्यते इति एव दत्तं न भगिनि. समीचीनं समीचीनं. इत्युक्ते हा इत्युक्ते तत्र अस्माकं परिस्थितिः अत्र बहु विशिष्टा विशिष्टा परिस्थितिः. रन् इति स्थले एतादृशं साक्षात् तत्र परिभाषयन्ति शेखरे अन्यत्र कुत्रापि एतादृशचर्चा नास्ति. परन्तु अन्यप्रसङ्गे एतस्मिन् विषये उक्तमस्ति. अन्यप्रसङ्गे इत्युक्ते अत्र यत्र मया उक्तं तत्र लटः प्रथमस्य डारौ रसः इति पूर्वम् एकम् उक्तं खलु. डा इति आदेशः भवति ति इति प्रत्ययस्य स्थाने. तस्मिन् प्रसङ्गे एतादृशचर्चा अस्ति. तत्र किञ्चित् वार्ता भिन्ना अस्ति. परन्तु एतादृशचिन्तनम् अत्रापि योग्यमस्ति. इत्संज्ञा योग्यत्वात् सिद्धम् इत्युक्ते यदा आदेशे आदेशः यदा स्थानिनि स्थाने आदिष्टः भवति तदानीं तस्य इत्संज्ञा भवितुम् अर्हति. तत्र आदेशे यदा आदेशः स्थानिनि स्थाने आगच्छति तदानीम् इत्संज्ञा भवितुम् अर्हति. तादृशसन्दर्भः अपि वयम् आदौ एव स्वीकर्तुं शक्नुमः. इदानीम् उदाहरणार्थं यथा तत्र लुटः प्रथमस्य दारौ रसः इति सूत्रेण ति इति प्रत्ययस्य स्थाने डा इति आदेशः भवति इति उक्तम्. डा इति आदेशे डकारः इदानीम् इत्संज्ञकः नास्ति. चुटु इति सूत्रस्य प्रसक्तिः नास्ति डा इति प्रसङ्गे. किमर्थम् इति चेत् डा इति केवलम् आदेशः अस्ति, प्रत्ययः नास्ति. चुटु इति सूत्रस्य प्रसक्तिः तदा एव भवति यदा प्रत्ययस्य आदौ तत्र टवर्ग्यवर्णः अस्ति. इदानीं डा इति आदेशः तु प्रत्ययः नास्ति, अतः चुटु इत्यस्य प्रसक्तिः नास्ति. परन्तु यदा डा इति आदेशः ति इति प्रत्ययस्य स्थाने आयाति तदानीं स्थानिवतादेशो अनल् विदौ इति सूत्रेण डा इति अपि प्रत्ययः इति मत्वा प्रत्ययस्य आदौ चुटु इति सूत्रेण डकारस्य इत्संज्ञा भवितुम् अर्हति. अतः तत्र इत्संज्ञा योग्यत्वम् अस्ति. अग्रे गत्वा इत्संज्ञा भविष्यति. यदा स्थानिवद्भावः इत्यनेन प्रत्ययत्वं सिद्ध्यति तदानीम् इत्संज्ञकः भविष्यति. अतः तस्मिन् योग्यत्वम् अस्ति. अग्रे इत्संज्ञां प्राप्तुं योग्यत्वम् अस्ति डकारे. अतः एतादृशस्थलेषु यत्र योग्यत्वम् अग्रे भविष्यति तादृशस्थलेषु वयम् इदानीमेव इत्संज्ञकः इति स्वीकर्तुं शक्यते. अतः इदानीमेव यद्यपि डा इति आदेशः प्रत्ययः नास्ति तथापि तस्य योग्यत्वम् अस्ति इति कृत्वा अग्रे इत्संज्ञकः इति भवितुं योग्यत्वम् अस्ति इति कृत्वा इदानीमेव डा इति इत्संज्ञकः इति मत्वा आ इति आदेशः अवशिष्यते इति वयं वक्तुं शक्नुमः इति एकः पक्षः अस्तु. अत्र वंशीभगिनी जश् न तु तत्र तालवे शकारः, तत्र मूर्धन्यशकारः एव झष्. तत्र प्रत्ययः अस्ति झ, झ इति प्रत्ययः खलु. आं भगिनि अस्तु. झकारः जकारः. अतः अत्र झष् इति मया उक्तं. झै झभै इति अपि वक्तुं शक्यते. झै इति अपि वक्तुं शक्यते. मया झष् इति उक्तं यतोहि झष् इति प्रसिद्धः अस्ति इति कृत्वा. झष् इति तालव्य शकारः एव इत्संज्ञा भवति न तत्र जपगड दश् दश् इत्यस्मिन् शकार न इत्संज्ञायाः विषये नास्ति. अत्र झ इति प्रत्ययः ज इति प्रत्यये के के गुणधर्माः सन्ति इति चेत् आदौ झकारः अस्ति खलु आदौ झकारः अस्ति तादृशझकारः अस्ति चेत् किम् अत्र जशन्तत्वम् इति उक्तं मया यतोहि जष् प्रत्याहारे अस्ति इति कृत्वा जषादित्वम् इति उक्तम् अत्र इत्संज्ञायाः प्रसङ्गः नास्ति इत्संज्ञायाः प्रसङ्गः नास्ति झ इत्यत्र जकारः अस्ति इति कृत्वा यथा अदन्तत्वम् इति उक्तम् तत् एवमेव तत्र मया जशन्तत्वम् इति उक्तं यतोहि जश् इति प्रत्याहारः प्रसिद्धः अस्ति नो चेत् जयन्तत्वम् इति अपि वक्तुं शक्यते जयन्तत्वं झबै इत्यत्र अपि झबै इत्यत्र किमर्थं जलां झषि इत्यस्य आवश्यकता अत्र न आवश्यकता नास्ति झष् इति प्रत्याहारः वक्तुम् इच्छामि तत्र झष् इत्यपि वदतु भवत्याः विवक्षा कथमपि वक्तुं शक्नोति अत्र किं वक्तुम् इच्छामि इति चेत् जकारत्वम् अस्ति इति वक्तुम् इच्छामि तत्र पाणिनि जकारत्वम् अस्ति तादृशजकारत्वं आदेशे नास्ति इत्येव वक्तुम् इच्छामि तदर्थं झष् इति प्रत्याहारस्य प्रयोगः कृतः मया तावदेव भवते एकः प्रश्नः अस्ति केवलं डा सम्बन्धे अहं न अवगच्छामि डा प्रत्ययः लुट् प्रत्ययः तिप् डा प्रत्ययः नास्ति डा प्रत्ययः नास्ति अग्रे प्रत्ययः भविष्यति अहं केवलं वदामि डा डा नास्ति डा परन्तु आ अस्ति यदि भविता भवितारो इत्यादि तर्हि मम भ्रमः ढा प्रत्ययः कथं नास्ति मम भ्रमः टिप् स्थाने डा आयाति परन्तु यदा आयाति यदा आदिष्टः भवति तदानीं स्थानिवद्भावेन प्रत्ययत्वं भवति परन्तु आदौ यदा वयं सूत्रं पठामः आदौ डा इति केवलम् आदेशः एव अस्ति तत्र प्रत्ययत्वं नास्ति केवलमादेशः प्रत्ययत्वं नास्ति यदा आदिष्टः भवति तदानीं तत्र प्रत्ययत्वम् अग्रे लभ्यते परन्तु इदानीम् आदौ एव डा इति आदेशे डकारः इत्संज्ञकः वा इति चेत् न चुटु इति सूत्रस्य प्रसङ्गः नास्ति परन्तु चुटु इति सूत्रस्य प्रसङ्गः कथं प्राप्तुं शक्यते इति चेत् अत्र एकः पक्षः अस्ति इत्संज्ञायोग्यत्वम् अस्ति इति कृत्वा अग्रे गत्वा इत्संज्ञकः भविष्यति इति कृत्वा इदानीमेव अहम् इत्संज्ञारूपेण स्वीकरोमि इति एकः पक्षः पक्षद्वयम् अत्र द्वयम् अस्ति सरलम् अवगच्छन् परन्तु अहं चिन्तयामि पुनः एकवारं पठतु चिन्तयतु यतोहि तदर्थमेव एतादृशपक्षः अस्ति इति कृत्वा एव तत्र सामान्यतया वदन्ति ओ तत्र सानिवद्भावेन तत्र नकारस्य इत्संज्ञा न भवति वक्तौतु स्मः इति एवमेव वदामः ओ स्थानिवद्भावेन भवति परन्तु कथं स्थानिवद्भावः भवति तत्र यावत्पर्यन्तं आदिष्टः न भवति तावत्पर्यन्तं स्थानिवद्भावः एव न भवति तर्हि आदौ प्रसक्तिः अस्ति वा नास्ति वा इति सम्यक्तया अवगन्तव्यं तदर्थं मतद्वयम् अस्ति पक्षद्वयम् अस्ति एतत् स्वीकृत्य कथञ्चित् समर्थनीयं नो चेत् सूत्रस्य साफल्यं न भवति खलु सूत्रस्य साफल्यं कथं भवति झ इति सम्पूर्णस्य रन् इति आदेशः भवति चेदेव इष्टरूपं प्राप्यते अतः सूत्रस्य साफल्यार्थं तत्र किमपि तत्र तर्कः वक्तव्यः तर्कः कः इति चेत् तत्र पक्षद्वयम् अस्ति इत्संज्ञायोग्यत्वं नो चेत् आनुपूर्व्यत्वम् इति अस्तु विजयभगिनी प्राप्तं खलु करपत्रम् अस्तु तर्हि अत्र मीना भगिनी अग्रे पठतु अस्माकं प्रकृतस्थ किम् अस्माकं पठतु न अत्र चाट् मध्ये पश्यतु चाट् मध्ये अस्ति पश्यतु पश्यामि नाट् फौण्ड् पेज् नाट् फौण्ड् इति आगच्छति पेज् नाट् फौण्ड् अस्माकं रेकार्डिङ्ग् अस्ति खलु रेकार्डिङ्ग् भगिनि वाट्सप् मध्ये अपि मया प्रेषितम् अधुना पश्यामि अहं पश्यामि अस्तु भगिनि पठतु अस्माकं प्रकृतस्थले न विभक्तौ तु स्माः इत्यत्र विद्यमानं विभक्तिसंज्ञाम् अथवा भाविनीसंज्ञां भाविनीसंज्ञाम् इत्युक्ते किं भगिनि भाविनीसंज्ञां एकवारं पठतु अनन्तरं पश्यामः भाविनीसंज्ञां मत्वा अर्थात् यस्य शब्दस्य विभक्तिः इति संज्ञा अग्रे भविष्यति तस्य विषये प्रारम्भे एव इदं सूत्रं प्रवर्तते इति अर्थः स्वीक्रियते अर्थात् रन् इति आदेशः यदा ज इति प्रत्ययस्य स्थाने जायते तदा स्थानिविद्भावेन तस्य प्रत्ययत्वं तिङ्गत्वं विभक्तित्वं च सिद्ध्यति येन न विभक्तौ तु स्वाह इत्यस्य प्रसक्तिः भविष्यति अनेन रन् इति आदेशस्य विभक्तित्वं सेत्स्यति इति कृत्वा रन् इति आदेशस्य इत्संज्ञायोग्यत्वं नास्ति इति मन्यते ओके इत्संज्ञायोग्यत्वं युत्संज्ञायोग्यत्वात् सिद्धम् इति पक्षे विभक्तिसंज्ञाविधानात् पूर्वमेव न विभक्तौ तु स्वाहा इति सूत्रेण इत्संज्ञानिषेधः भवितुम् अर्हति भाविनीसंज्ञा इति अहं न जानामि किम् इति भाविनी इत्युक्ते भाविनी इत्युक्ते तत्र इनि प्रत्ययः इत्युक्ते तत्र तादृशभावः भविष्यति अग्रे तादृशभावः भविष्यति इत्युक्ते इदानीं रन् इति आदेशे विभक्तिसंज्ञाकत्वं नास्ति तथापि अग्रे गत्वा भविष्यति इति कृत्वा इदानीमेव अहं स्वीकरोमि इति अर्थः अत्र न विभक्तौ तु स्वाह इति विद्यमानं विभक्तिसंज्ञाम् अथवा भामिनीसंज्ञां मत्वा अर्थात् तस्य यस्य शब्दस्य विभक्तिः इति संज्ञा अहं पठामि यस्य शब्दस्य विभक्तिः इति संज्ञा अग्रे भविष्यति तस्य विषये प्रारम्भे एव इदं सूत्रं प्रवर्तते इति अर्थः स्वीक्रियते रन् इति आदेशः ज इति प्रत्ययस्य आदेशः भविष्यति तत्र प्रत्ययत्वं तिङ्गत्वं भक्तित्वं त्रिगुणरूपः सिद्ध्यन्ति येन तस्मात् प्रत्ययत्वमस्ति तिङ्गत्वम् अस्ति विभक्तित्वमस्ति इत्यस्मात् न विभक्तौ तु स्मः इत्यस्य प्रसक्तिः भविष्यति तस्मात् रन् नकारः न लोपः अनेन रन् इति आदेशस्य विभक्तित्वम् अस्ति इति कृत्वा रन् इति आदेशस्य इत्संज्ञायोग्यत्वं नास्ति रन् इति नकारः इत्संज्ञा न भवति न विभक्तौ तु स्मः इति सूत्रेण इत्संज्ञायोग्यत्वं नास्ति तस्मिन् पक्षे इति सूत्रेण इत्संज्ञायोग्यत्वात् सिद्धम् इति पक्षे विभक्तिसंज्ञाविधानात् पूर्वमेव न विभक्ति तु स्माः इति सूत्रेण इत्संज्ञानिषेधः भवितुम् अर्हति अत्र भ्रमः अस्ति तत्र किञ्चित् तत्र इत्संज्ञायोग्यत्वं भवति तस्मात् विभक्तौ तु स्माः इति सूत्रेण नकारः न लोपः विभक्ति इति सूत्रेण तस्मात् इत्संज्ञानिषेधः भवितुम् अर्हति ओके तत्र नकारः इत्संज्ञा नास्ति इति अर्थमस्ति किल यथा इत्संज्ञायोग्यत्वम् इत्युक्ते अग्रे गत्वा योग्यत्वं यदा भविष्यति तदानीम् इदानीमेव इत्संज्ञा अस्ति इति वयं चिन्तयामः तदेव इत्संज्ञायोग्यत्वम् इत्युक्ते इदानीं कश्चन वर्णः इत्संज्ञकः नास्ति आदेशे परन्तु यदा स्थानिनी स्थाने आदिष्टः भवति तदानीम् अग्रे गत्वा इत्संज्ञकयोग्यत्वं प्राप्यते इति कृत्वा इदानीमेव अहम् इत्संज्ञकः वर्णः अस्ति इति स्वीकृत्य अहम् अग्रे प्रक्रियां प्रदर्शयामि इति तत्र सामान्य अर्थः. परन्तु अस्माकं प्रकृतस्थले रन् इति आदेशे तत्र नकारः इदानीम् इत्संज्ञकः अस्ति, अतः योग्यत्वम् अस्ति वा नास्ति वा इति चिन्तनमेव नास्ति अत्र. नकारः इत्संज्ञकः अस्ति, परन्तु यदा नकारः यदा रन् इति आदेशः तत्र साणिनी आदिष्टः भवति तदानीं तिङन्तत्वं प्रत्ययत्वम् एतत् सर्वं लभ्यते इति कृत्वा न विभक्तौ तु स्मः इत्यस्य प्रसक्तिः अग्रे भविष्यति, अग्रे भविष्यति. तर्हि इदानीम् इदानीमेव अहं यदा आदेशं वयम् अहं करोमि तदानीमेव अहं वदामि तत्र अग्रे गत्वा इत्संज्ञायोग्यत्वं नास्ति, इत्संज्ञायोग्यत्वं नास्ति, यतोहि अग्रे गत्वा न विभक्तौ तु स्मः इत्यस्य प्रसङ्गः भवति इति कृत्वा अहम् इदानीमेव इत्संज्ञायोग्यत्वं नास्ति इति स्वीकरोमि इति कृत्वा न विभक्तौ तु स्मः इति सूत्रेण रन् इति नकारस्य इत्संज्ञा न स्यात् इति एकः पक्षः. अवगतं वा? नो चेत् भ्रमात्मकमस्मि, अस्ति वा मीना भगिनि? किञ्चित् भ्रमः अस्ति तत्र. इदानीं पश्यतु, समथिङ्ग् इस् समथिङ्ग् विल् बिकम् इट्स् संज्ञा इन् द फ्यूचर् कथञ्चित् आफ्टर् द आदेश कम्स् इन् द प्लेस् आफ़् द प्रत्यय देन् विट् नौ. इदानीमेव तदहं स्वीकरोमि, अग्रे गत्वा इत्संज्ञा योग्यत्वं भवति इति कृत्वा इदानीमेव इत्संज्ञकः अस्ति इति अहं चिन्तयामि. परन्तु अस्माकं प्रकृतस्थले विपरीतमस्ति, इदानीम् इत्संज्ञकः अस्ति नकारः रन् इति आदेशे, इदानीम् इत्संज्ञकः अस्ति अतः योग्यत्वं वा न वा इति न प्रश्नः. परन्तु अग्रे गत्वा इत्संज्ञक अयोग्यत्वं भवति. यदा रन् इति आदेशः प्रत्यये आगच्छति तदानीं तत्र न विभक्तौ तु स्मः इत्यनेन नकारस्य इत्संज्ञा निषेधः भवति, तर्हि अयोग्यत्वं भवति. अग्रे गत्वा इत्संज्ञा अयोग्यत्वं भवति. यथा उक्तम् इत्संज्ञा योग्यत्वम् अस्ति चेत् तत्र इत्संज्ञा भवति इति यथा उक्तम्, अग्रे गत्वा इत्संज्ञा अयोग्यत्वम् अस्ति चेत् तद् इदानीमेव अयोग्यः इति अहं स्वीकरोमि. तर्हि रन् रन् इति आदेशे नकारः इत्संज्ञा इदानीम् अस्ति, इत्संज्ञकः अस्ति इदानीं, परन्तु अग्रे गत्वा अयोग्यं भवति, इत्संज्ञा योग्यत्वं न भवति. यतोहि यदा आदिष्टः भवति स्थानिनि स्थाने तदानीं प्रत्ययत्वं लभ्यते, तिङन्तत्वं लभ्यते, विभक्तिसंज्ञकत्वं सर्वं लभ्यते, अतः न विभक्तौ तु स्मः इति सूत्रस्य प्रसङ्गः भविष्यति इति कृत्वा अहम् इदानीमेव वदामि रन् इति आदेशे नकारः इत्संज्ञक अयोग्यः अस्ति इति स्वीकृत्य नकारस्य इत्संज्ञा न भवति इति चर्चा. अवगतं वा? अवगतं. यथा योग्यत्वम् अस्ति चेत् स्वीकुर्मः, तथैव अयोग्यत्वम् अस्ति अपि वयं स्वीकुर्मः. अग्रे गत्वा योग्यत्वं भवति इति कृत्वा इदानीमेव अहं योग्यत्वं स्वीकरोमि, अग्रे गत्वा अयोग्यत्वं भवति इति कृत्वा इदानीमेव अहं स्वीकरोमि इति अत्र अस्ति. यत् अग्रे भविष्यति तद् इदानीमेव अहं स्वीकरोमि. यत्किमपि भवतु अड्जस्ट् माडु. अस्तु, प्रश्नः अस्ति वा इति अत्र अत्र कथञ्चित् साधनीयं खलु. तत्र तर्कः तदेव शास्त्रे, अत्र शास्त्रे अस्माकं शास्त्रेषु महत्त्वं किम् इति चेत् तत्र क्लेशः भवति, बहुत्र क्लेशः भवति किमपि साधनार्थं. तत्र तर्कं प्रयुज्य एतादृशचिन्तनं भवति इत्युक्ते एवमेव न उच्यते. अतः अत्रापि चिन्तनमस्ति, तर्कः अस्ति, तत्सर्वं स्वीकृत्य एव प्रतिपादनं भवति. कश्चन वदति इत्संज्ञा योग्यत्वम् इति स्वीकरोतु, अन्यः वदति न न न इत्संज्ञा योग्यत्वम् इति नास्ति, अहम् अन्यदेव किमपि वदामि, आनुपूर्व्यात् इति किमपि वदामि इति अन्यः वदति इति तत्र सर्वत्र तर्कः एव. अतः एव मतभेदाः आगच्छन्ति अस्माकं शास्त्रेषु. अत्र यत्किमपि शास्त्रं पश्यामः मतभेदाः भवन्ति एव. दट् इस् द फ्रीडम्, द इण्टलेक्चुवल् फ्रीडम् वि हाव् इन् अवर् शास्त्रास्. सर्वत्र मतभेदाः भवन्ति, वेदान्तः भवतु, व्याकरणं वा भवन्तु, सर्वत्र मतभेदाः भवन्ति. कश्चन एवम् इति वदति, अन्यः एवम् इति वदति. तत्र सर्वत्र तर्कः एव भवति, तदर्थं वादाः भवन्ति. भवान् सम्यक् वदति वा, अहं सम्यक् वदति वा इत्युक्ते किमर्थं वादाः इति चेत् नाट् फार् यु नो सेटिस्फैङ्ग् ईगो, नाट् फार् अहमेव मुख्यः, भवान् मुख्यः नास्ति इति नास्ति. अत्र सत्यस्य निर्णयार्थमेव वादः भवति. सत्यं किं तर्करूपेण सत्यं किम् इति निर्णयार्थमेव वादः भवति. अत्र वयं पश्यामः चेत् उभयता अपि वक्तुं शक्यते, परन्तु इत्संज्ञा योग्यत्वम् अस्ति वा नास्ति वा इति इतोपि कन्विन्सिङ्ग् अस्ति अग्रिमपक्षस्य अपेक्षया. प्रत्यक्ष यत् दृश्यते तस्य कृते प्रमाणं किमर्थम् आवश्यकम्? किम् अत्र किं प्रत्यक्षेण दृश्यते? लोके वन्देरन् इति अस्ति, तस्य किमर्थं प्रूफ् आवश्यकम् इति एव अहं न अवगच्छामि. परन्तु रन् इति आदेश प्रत्यक्षेण आदेशः अस्ति, प्रत्ययः नास्ति खलु. रन् इति तु आदेशः एव, प्रत्ययत्वं नास्ति. यदि प्रत्ययत्वम् अस्ति इति वदति चेत् सर्वत्र आदेशाः सर्वत्र आदेशः प्रत्ययाः भवन्ति खलु. किमर्थं केवलम् अत्र एव प्रत्ययः इति वदति रन् इति आदेशः? न न, वन्दे रन् इति रूपमेव सम्यक् स्वीकरोतु इति ददाति चेत् तदेव सुलभं भवति. एतादृशं तदर्थम् एवमेव तद् हैपोथेटिकलि रन् इति इदानीं प्रत्ययः अस्ति इति स्वीकृत्य हैपोथेटिकल् नास्ति, तदर्थं तत्र तर्कः आवश्यकः खलु. तर्कः कः इति चेत् अग्रे इत्संज्ञा योग्यत्वम् अस्ति इति कृत्वा इदानीम् अहं स्वीकरोमि, अग्रे इत्संज्ञा योग्यत्वं नास्ति चेत् इदानीमपि अहं न स्वीकरोमि इति तर्कः. तावदेव किमपि वक्तव्यं खलु. एवमेव मम इच्छा अस्ति रन् इति एव आदेशः भवतु इति मम इच्छा अस्ति इति नास्ति खलु. इति सर्वत्र तत्र तर्कः कः इति वक्तव्यः. अस्तु, मथनं तत्र केवलं जर्निङ्ग्, परन्तु अस्माकं मनः विशालः भवति. एतादृशचिन्तनेन मनः विशालः भवति, शास्त्रस्य अध्ययनेन मनः विशालः भवति. तदर्थमेव शास्त्रस्य चिन्तनं, वादाः भवन्ति चेत् तत्र द्वयोर्मध्ये वादः भवति चेत् तत्र कः मुख्यः कः अप्रधानः इति नास्ति वार्ता. तत्र एक तादृशचर्चाः अपि भवन्ति यत्र अहमेव तत्र वितण्डाः जल्पः इति तादृशचर्चाः वादाः अपि भवन्ति, परन्तु प्रायेण वादः सत्यनिर्णयार्थमेव भवन्ति, तत्त्वनिर्णयार्थं वादाः भवन्ति. परन्तु भगिनी तत्र इत्संज्ञायोग्यत्वात् सिद्धम् इति सर्वत्र भवति वा एतादृशस्थलेषु यत्र प्रत्ययः इति हा इति सर्वत्र भवति वा इति चेत् पाणिनि तादृशस्वभावः अस्ति चेत् तादृशस्वभावं स्वीकृत्य इत्संज्ञायोग्यत्वम् इति वदामः. एतत् परिभाषा वा नो चेत् किम् अस्ति एतत् इत्संज्ञायोग्यत्वम् इति तत्र परिभाषान्तशेखरे चर्चा अस्ति भगिनि इत्संज्ञायोग्यत्वम् अस्तु अस्तु तर्हि इदानीं अन्तिमपरिच्छेदम् एकवारं पठित्वा सदयामः. अत्र उषा भगिनी पठति वा? आं भगिनि. आम् एतादृशं स्वीक्रियते चेत् अत्र रै भगिनि एतादृशं स्वीक्रियते चेत् रन् इति आदेशे नकारः ईत्संज्ञकः न भवति, यतोहि अग्रे गत्वा यदा रन् इति झ इति प्रत्ययस्य स्थाने आदिष्टः भवति तदा तस्य स्थानिवद्भावेन प्रत्ययत्वं तिङ्गन्तत्वं च सिद्ध्यति इति कृत्वा तस्य इत्संज्ञायोग्यत्वं नास्ति न विभक्तौ तुस्माः इति निषेधसूत्रस्य बलेन. नकारस्य ईत्संज्ञायोग्यत्वं नास्ति इति कृत्वा नकारस्य ईत्संज्ञा न जायते, अतः अनेकाल्चित् सर्वस्य इत्यनेन रन् प्रत्ययः अनेकाल् अतः सर्वस्य झ इति प्रत्ययस्य स्थाने आदेशः भवति. वयं चर्चितवन्तः प्रथमः नकारः ईत्संज्ञकः इति भूत्वा हलन्त्यम् इत्यनेन नकारः ईत्संज्ञा भूत्वा चर्चितं भवति. अग्रे गत्वा रन् इति प्रत्ययस्य रन् इति आदेशे जस्य इति प्रत्ययस्य प्रत्ययत्वं तिङ्गन्तत्वं सार्वधातुकत्वं विभक्तित्वं भविष्यति इत्यनेन न विभक्तौ तु स्माः इत्यनेन इदानीं वयं वदामः न इति इत्संज्ञायोग्यत्वं नास्ति इति तर्कः सिद्ध्यति. इत्संज्ञा नास्ति इत्यतः हलन्त रन् इति नकारलोपः न भविष्यति. नकारलोपः न भविष्यति चेत् रन् इति आदेशः झकार अकार अनेकाल् रन् इति आदेशः अनेकाल् अस्ति चेत् झ इत्यस्य प्रत्ययस्य स्थाने झकार अकार प्रत्ययस्य स्थाने आदेशः भवति इति जायते. इति सारांशः कः इति चेत् अग्रे गत्वा यदा रन् इति आदिष्टः भवति तदानीं प्रत्ययत्वं लभ्यते स्थानिवद्भावेन, यतोहि ज इति स्थानी अपि प्रत्ययः अस्ति, तस्मिन् तिङ्गत्तत्वमपि अस्ति, विभक्तिसंज्ञकः अपि अस्ति इति कृत्वा एतादृशगुणधर्माः रन् इति आदेशे अपि आगमिष्यति इति कृत्वा आगमिष्यन्ति इति कृत्वा इदानीमेव तत्र इत्संज्ञायोग्यत्वं नास्ति, यतोहि अग्रे गत्वा न विभक्तौ तु स्माः इति सूत्रस्य प्रसङ्गः भवति इति कृत्वा इदानीमेव अहं वदामि तत्र न इत्यस्य इत्संज्ञा योग्यत्वं नास्ति इति कृत्वा तस्य इत्संज्ञा न भवति. अतः सम्पूर्णरण् इति आदेशः ज इति प्रत्ययस्य स्थाने भवति इत्यनेन इष्टसिद्धिः भवति इति एकः तर्कः. इत्युक्ते अत्र यद्यपि अड्जस्ट् माडि इति सर्वं भगिनी वदति, परन्तु तथा नास्ति अत्र वस्तुतः पश्यन्तु अत्र सैद्धान्तिकरीत्या अत्र बहु किमपि अस्ति. इत्युक्ते यथा तत्र वेदान्ते यदा उच्यते तत्र शरीरे यदा प्राणस्य प्रवेशः भवति, आत्मनः प्रवेशः शरीरे भवति, तदानीम् आत्मा निर्गुणः अस्ति. निर्गुणः अस्ति आत्मा, परन्तु शरीरे ये गुणाः सन्ति ते गुणाः सर्वे आत्मनि अपि वयम् अध्यारोपयामः. अध्यारोपयित्वा वयं वदामः अहमेव इदमेव मम शरीरम्, अहमेव इति वदामः सर्वत्र. तत्रापि सैद्धान्तिकरीत्या यथा पश्यामि तदेव अत्रापि अस्ति. आदेशे किमपि नास्ति, गुणधर्मः किमपि नास्ति. यदा आदेशः आदिष्टः भवति स्थानिनी स्थाने तदानीं स्थानिनी ये गुणधर्माः सन्ति ते अध्यारोपयते. यथा वयं शरीरे ये गुणधर्माः सन्ति ते गुणधर्मान् वयम् आत्मनि अध्यारोपयामः, एवमेव अत्रापि अस्ति, न कोऽपि भेदः. सैद्धान्तिकरीत्या अपि बहु स्पष्टमस्ति. सर्वत्र तु न क्रियते, यत्र अन्यथा न सिद्ध्यति तदा एव. न सर्वत्र क्रियते, सर्वत्र प्रत्ययत्वं तिङ्गन्तत्वं पदत्वं सर्वत्र क्रियते. आदेशस्य इत्सम्या भवति चेत् तस्य लोपः कृत्वा एव स्वीकुर्मः खलु. तत्तु अस्ति, इत्संज्ञायोग्यत्वम् न वा इति तत् प्रसङ्गानुगुणमेव. परन्तु साक्षात् इत्संज्ञकः अस्ति चेत् चिन्ता नास्ति, परन्तु प्रत्ययत्वं तिङ्गन्तत्वं सर्वं तत्र अध्यारोप्यते, स्थानिनी गुणधर्मः अध्यारोप्यते सर्वत्र, नो चेत् कार्यं न सिद्ध्यति. तत्तु अध्यारोप्यते, स्थानिनी ये गुणधर्माः सन्ति ते गुणधर्माः तु सर्वदा अध्यारोप्यते आदेशे अपि, परन्तु योग्यत्वम् अस्ति वा नास्ति वा इति वार्ता सर्वत्र नास्ति. कुत्रचिदेव भवति एतादृशविशेषप्रसङ्गः. अस्तु, इतोपि एकः पक्षः अस्ति, तद् अग्रिमसप्ताहे पश्यामः. तत्तु इत्संज्ञायोग्यत्वस्य विषये एव एतादृशं भगिनी वदति अड्जस्ट् माडु इति. आनुपूर्व्यात् सिद्धत्वम् इत्यत्र न जाने भवति किं वदति इति. पश्यामः अग्रिमे सप्ताहे वदामि. तत्र इतोपि अड्जस्ट् माडि इति अस्ति. भगिनी यथा उक्तवती, भगिनी निर्जरा इति शब्दं स्वीकृत्य फुल् भेजा फ्रै अभवत् मम. जरायाः जरसा विकल्पेन. न, जरायाः जरस् इत्यत्र किं, तत्र कः क्लेशः अस्ति? अस्माभिः तु समसवर्गे अपि पठितं जरायाः जरस् अन्यतरस्यामिति, कः क्लेशः तत्र? किम् अजादिप्रत्यये परे सर्वत्र भवति तावदेव. हा, अजादिप्रत्ययः कदा ङे इति अजादिप्रत्ययः वा न वा, जस् इति अजादिप्रत्ययः वा, जस यदा ङेर्यः इति भव न, तत्र किं तृतीयटाभ्यां भिस ऐस् तत्र ऐस् इति अजादि वा न वा इति तत्र बहु किमपि अस्ति. अस्तु किञ्चित् करोतु बेजा फ्रै समीचीनम्. अस्तु उषा भगिनी किमस्ति? ननु भगिनी ऐ सेड् यथा भवती उक्तवती निर्गुणत्वम् आत्मने आत्मन आत्मनः निर्गुणत्वम् अस्ति बट् वि सूपर् इम्पोस् आल् द आल् द गुणास् आफ् अवर् ओन् शरीर दट्स् ब्यूटिफुल् समीचीनमस्ति खलु मम मम बहु सम्यक् मम इदानीमेव तत् तत्र मम स्फुरितं तादृशज्ञानम् इदानीमेव स्फुरितं सर्वत्र सिद्धान्तस्य सङ्गमनमेव अस्ति सर्वेषां शास्त्राणां सङ्गमनमेव अस्ति इति बहु स्पष्टतया मया दृश्यते. सत्यं भगिनि सम्यक् सुन्दरं समीचीनम्. अस्तु अत्र स्थगयामः. धन्यवादः. नमस्कारः. विलम्बः जातः. धन्यवादः. धन्यवादः. नमस्कारः. नमस्कारः भगिनि. धन्यवादः भगिनि.